सर्वेषां गीतासोपानवर्गं प्रति स्वागतं. सम्प्रति सुभाषितं श्रूयतां. भगिनी एकवारं सुभाषितं स्मारयतु. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नकुत्तं धनम् विद्या भोगकरी यशःसुखकरी विद्या गुरुणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः. गुरुभ्यो नमः. साधु भगिनी, उत्तमं, धन्यवादाः. अद्य नूतनपाठः आरभ्यते. अस्य पाठस्य शीर्षकमस्ति संशयात्मा विनश्यति. भगवद्गीतायाम् अयं श्लोकः वर्तते. अग्न्यश्चाश्रद्धधानश्च संशयात्मा विनश्यति. नायं लोकोऽस्ति न परो न सुखं संशयात्मनः. अयं श्लोकः चतुर्थाध्यायस्य चतुर्विंशतितमः श्लोकः. श्लोकस्य भागः अत्र दत्तमस्ति. अग्न्यश्चाश्रद्धधानश्च संशयात्मा विनश्यति. अन्वयं कुर्मः चेत् अग्न्यश्च अश्रद्धधानश्च संशयात्मा विनश्यति. संशयात्मनः अयं लोकः नास्ति, परलोकः नास्ति, सुखं नास्ति. कः विनश्यति? संशयात्मा विनश्यति, अज्ञः विनश्यति, अश्रद्धधानः विनश्यति, संशयात्मनः कृते लोकः नास्ति, तस्य कृते परलोकः नास्ति, सुखञ्च नास्ति. प्रतिपदार्थं ज्ञातुमिच्छामश्चेत् अज्ञः इत्युक्ते अज्ञानी, अश्रद्धधानः इत्युक्ते श्रद्धाविहीनः, संशयात्मा इत्युक्ते संशयमनस्कः, विनश्यति. संशयात्मनः इति पदमस्ति तस्मिन् श्लोके, संशयचित्तस्य. अत्र श्लोकस्य अर्थः कः इति पश्यामश्चेत्, अज्ञः इत्युक्ते अज्ञानी इति अहम् उक्तवती. अज्ञानी कीदृश अज्ञानी? कस्य विषये उक्तमस्ति एतत् सर्वं? यस्य पुरुषस्य आत्मविषयिकज्ञानं नास्ति, यस्य पुरुषस्य आत्मविषयिकज्ञाने श्रद्धा नास्ति, तयोः द्वयोः प्रसङ्गे उक्तमस्ति. तयोः पुरुषयोः मनसि एव सदा संशयाः उत्पद्यन्ते, संशयाः जायन्ते. इत्युक्ते यस्मिन् पुरुषे श्रद्धा नास्ति, यः पुरुषः अज्ञानी अस्ति, तस्य मनसि संशयः जायते, संशयः उत्पन्नः भवति. संशये सति मुक्तिः प्राप्तुं न शक्नोति. संशयः अस्ति चेत् मुक्तिरूपं फलं सः प्राप्तुं न शक्नोति. तादृशस्य पुरुषस्य विषये उक्तमस्ति. तादृशस्य संशयात्मनः पुरुषस्य कृते अयं लोकः सुखदायकः नास्ति. अस्मिन् लोके तस्य कृते सुखं नास्ति. अपि च तादृशस्य पुरुषस्य कृते अस्मिन् संसारे सुखं नास्ति. इत्युक्ते सः पुरुषः क्लेशान् अनुभवति. तादृशस्य पुरुषस्य कृते अयं संसारः दुःखदायकः. इत्युक्ते यस्य पुरुषस्य आत्मविषयिकज्ञानं नास्ति, तस्मिन् विषये श्रद्धा अपि नास्ति, तस्य कृते इहलोके सुखं नास्ति, परलोकः अपि नास्ति, तस्य सर्वत्र दुःखम् एव अस्ति. अत्र परमात्मा किं वदति? आत्मविषयिकज्ञानं सर्वेषां कृते आवश्यकम् इति तत्र ज्ञातव्यः अंशः. अस्मात् श्लोकात् पूर्वम् एकः श्लोकः अस्ति. श्रद्धावान् लभते ज्ञानं, तत्परः संयतेन्द्रियः, ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति. सः श्लोकः मम प्रियतमः श्लोकः. तत्र किं लिखितमस्ति? श्रद्धावान् लभते ज्ञानं. भवन्तः इतोपि ज्ञातुमिच्छन्ति चेत् केचन सन्धयः सन्ति अस्मिन् श्लोके. अज्ञश्च अश्रद्धधानश्च इति अस्ति तत्र. अज्ञश्च, तत्र अज्ञः च, तत्र विसर्गसन्धिः अस्ति. अश्रद्धधानश्च, अश्रद्धधानः योगः च, तत्रापि विसर्गसन्धिः अस्ति. प्रथमं भाट्टसूत्रं कार्यं करोति. तत्र अज्ञश्चाश्रद्धधानश्च, तत्र अज्ञश्च योगः, अश्रद्धधानश्च, तत्र सवर्णदीर्घसन्धिः अस्ति. नायम् इति पदमस्ति, तत्र नायोगः अयम्, अयम् इत्युक्ते एषः. नायम् इत्यस्मिन् पदे अपि सवर्णदीर्घसन्धिः अस्ति. लोकोऽस्ति, तत्र लोकः अस्ति, तत्र सन्धित्रयम् अस्ति. आदौ चतुर्थं भाट्टसूत्रं कार्यं करोति. अतः परस्य विसर्जनीयस्य अतिहषि च उत्वम् इति चतुर्थं भाट्टसूत्रं कार्यं करोति. लोकः अस्ति, तत्र अस्ति इत्यस्मिन् अकारः अस्ति खलु, अति इत्युक्ते तत्र ह्रस्वकारः अस्ति इति कारणतः आदौ उकारः आयाति, पश्चात् गुणकार्यं भवति. लोको इति रूपं भवति, तत्पश्चात् पूर्वरूपादेशः भवति. इत्युक्ते तत्र एङ्गः पदान्तादति इति एकं सूत्रमस्ति. एङ्गः पदान्तादति इति सूत्रेण पूर्वरूपादेशः भवति इति कृत्वा लोकोऽस्ति इति पदं पश्यामश्चेत् तत्र अवग्रहचिह्नं दृश्यते. अवग्रहचिह्नं अकारस्य स्थाने स्थापयामः तस्मिन् श्लोके. अत्र अज्ञः इत्युक्ते अज्ञानी. अज्ञः इत्यस्मिन् पदे नैतत्पुरुषसमासः अस्ति. अज्ञः इत्युक्ते ज्ञानशून्यः, विशेषतया आत्मज्ञानशून्यः. यस्य आत्मज्ञानं नास्ति सः एव अज्ञः. द्वितीयं पदमस्ति अश्रद्धधानः. न श्रद्धधानः, अश्रद्धधानः, तत्रापि नैतत्पुरुषसमासः अस्ति. श्रद्धधानः इत्युक्ते श्रद्धायुक्तः पुरुषः. श्रद्धा इति आकारान्त स्त्रीलिङ्गपदमस्ति. श्रद्धयोगः, धा योगः, कोऽपि प्रत्ययः. श्रद्धधानः इत्यस्मिन् स्थाने अन्यत् पदम् अपि योजयित्वा वक्तुं शक्नुमः. श्रद्धालुः इति पदमपि साधु एव. दयालुः इव श्रद्धालुः इत्यस्मिन् पदे आलुच् इति एकः प्रत्ययः अस्ति. श्रद्धधानः, श्रद्धालुः अथवा श्रद्धावान् इति पदमपि साधु एव. श्रद्धावान् इत्यस्मिन् पदे मतुप्रत्ययः अस्ति. श्रद्धा अस्य, अस्मिन् वा अस्ति इति विग्रहवाक्यं भवति. न केवलं समासानां प्रसङ्गे, कृदन्तपदानां प्रसङ्गे, तद्धितप्रत्ययान्तपदानां प्रसङ्गे अपि विग्रहवाक्यं वक्तव्यं भवति. तत्र श्रद्धावान् इत्युक्ते श्रद्धा विद्यते अस्य, अस्मिन् वा इति तत्र विग्रहवाक्यं भवति. अस्य श्लोकस्य प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते, अस्मिन् श्लोके संशयात्मा इति एकं पदमस्ति. संशयात्मा इति पदस्य विग्रहवाक्यं किं भवति इत्युक्ते, संशयः आत्मनि यस्य सः. यस्य आत्मनि संशयः विद्यते सः एव संशयात्मा. अस्मिन् पदे बहुव्रीहिसमासः अस्ति. अन्यपदार्थप्रधानः बहुव्रीहिः. अत्र संशयः इति पदस्य प्राधान्यं नास्ति, आत्मा इति पदस्य प्राधान्यमपि नास्ति. अत्र अन्यपदार्थप्राधान्यं वर्तते इति कारणतः अन्यपदार्थः कः, पुरुषः. संशयात्मा कः, संशयात्मा पुरुषः. पुरुषस्य विशेषणं भवति, कस्यचित् पुरुषस्य विशेषणं भवति इदं पदं. संशयात्मा पुरुषः, तस्मिन् पदे बहुव्रीहिसमासः अस्ति. बहुव्रीहिसमासे अपि बहवः प्रभेदाः सन्ति. विग्रहवाक्यम् आधारीकृत्य तत्र नाम दत्तमस्ति. अत्र षष्ट्यर्ध बहुव्रीहिसमासः. यः संशयात्मा अस्ति सः विनश्यति इति परमात्मना उक्तमस्ति. आत्मा इति नकारान्तशब्दः, तत्र प्रातिपदिकम् आत्मन्. संशयात्मनः सुखं नास्ति इहलोके अपि च परलोके. सः संशयात्मा पुरुषः इहलोके परलोके अपि क्लेशान् अनुभवति. यस्य आत्मविषयिकज्ञानं नास्ति सः क्लेशान् अनुभवति इति अत्र परमात्मना उक्तमस्ति. अस्मिन् श्लोके क्रियापदं किम् इत्युक्ते विनश्यति. विनाशः, विनाशनम् इत्यादीनि पदानि वयं जानीमः एव. तत्र वि इति उपसर्गः अस्ति. वि उपसर्गस्य अर्थः तु विशेषेण, विशेषेण इति वक्तुं शक्यते. नश् धातुः अदर्शने इत्यस्मिन् अर्थे अस्ति. नश् धातुः मूर्धन्य अणकारादिधातुः, उपदेशावस्थायां तस्य धातोः रूपम् अणश् अस्ति. तत्र नोनः इति सूत्रेण दन्त्यनकारः आयाति मूर्धन्यणकारस्य स्थाने. अयं धातुः उपदेशावस्थायां मूर्धन्यणकारादिधातुः इत्युक्ते लौकिकधातोः रूपे दन्त्यनकारः आयाति. नश् धातुः दिवादिगणे अस्ति इति कृत्वा शन् आयाति. शन् आयाति इत्युक्ते अनुबन्धलोपे सति या आयाति. तत्र लशक्वतधिते इति सूत्रेण शकारः अपगच्छति. या आयाति इति कृत्वा वियोगः नश् योगः या योगः ति. विनश्याति, विनश्यति इति पदं सिध्यति. संशयात्मा विनश्यति इत्यस्य प्रसङ्गे किञ्चित् उक्तवती. किन्तु अस्माकं पाठस्य विषयः तु उपसर्गाः. उपसर्गाणां प्रसङ्गे अपि केचन अंशाः ज्ञातव्याः सन्ति. संस्कृतभाषायां बहवः गणाः सन्ति. तेषु अन्यतमः एव प्रादिगणः. प्रादिगणः नाम्ना एकः गणः अस्ति. तस्मिन् गणे द्वाविंशतिसदस्याः सन्ति. प्रपर अप सम अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अपि अभि प्रति परि उप. एते सदस्याः प्रादिगणे सन्ति. एतेषां प्रादीनां प्रयोगः यदा धातुना सह भवति तदा तेषाम् उपसर्गसंज्ञा भवति. इत्युक्ते एतेषां प्रादीनां प्रयोगः, एते प्रादयः उपसर्गसंज्ञकाः भवन्ति. कदा? क्रियायोगे. तदर्थमेव तत्र एकं सूत्रमस्ति, उपसर्गाः क्रियायोगे. एते प्रादयः क्रियायोगे उपसर्गसंज्ञकाः भवन्ति. उपसर्गसंज्ञकाः शब्दाः सदा धातोः पूर्वम् आयान्ति. पश्यन्तु, अत्र नश् धातुः अस्ति, धातोः पूर्वं वि अस्ति. तदर्थं वि इति प्रादयेषु अन्यतमः एव, किन्तु अत्र धातोः पूर्वम् अस्ति इति कारणतः तस्य उपसर्गसंज्ञा भवति. उपसर्गाः क्रियायोगे इति सूत्रमस्ति खलु. क्रियायोगे इति सप्तम्यन्तं पदमस्ति. क्रियायाः योगः इति विग्रहवाक्यमस्ति. षष्टि तत्पुरुषसमासः अस्ति तस्मिन् पदे. किन्तु पदं तु सप्तम्यन्तं पदम्. इत्युक्ते प्रादयः एव क्रियायोगे उपसर्गसंज्ञकाः भवन्ति. इत्युक्ते प्रादीनां बहवः संज्ञाः दीयन्ते. संस्कृतव्याकरणे प्रादीनां बहवः संज्ञाः दीयन्ते. उपसर्गाः क्रियायोगे इति सूत्रेण उपसर्गसंज्ञा दीयते. गतिश्च सूत्रेण गतिसंज्ञा दीयते. अद्रव्यवाचिषु शब्देषु निपातसंज्ञा दीयते. तेषाम् एव अव्ययसंज्ञा अपि दीयते. स्वरादिनिपातमव्ययम् इति सूत्रेण अव्ययसंज्ञा अपि दीयते. इत्युक्ते एतेषां प्रयोगः अव्ययीभावसमासप्रसङ्गे अपि द्रष्टुं शक्नुमः. अव्ययीभावसमासप्रसङ्गे एतेषां पदानाम् अव्ययसंज्ञा दीयते. प्रादीनां बहवः संज्ञाः दीयन्ते इति विषयः. किन्तु एतासां सर्वासां संज्ञानां सहवासः, सहवासः एकत्र भवति वा इति प्रश्नः उदेति. तदर्थं तत्र एकं सूत्रमस्ति, आकडारादेका संज्ञा इति एकं सूत्रमस्ति. इत्युक्ते एकस्य शब्दस्वरूपस्य एका एव संज्ञा भवेत् इति तत् सूत्रं वदति. किन्तु अत्र प्रादीनां बहवः संज्ञाः सन्ति खलु. अनेकानां संज्ञानां समावेशः अथवा सहवासः एकत्र भवति वा इति तत्र प्रश्नः उदेति एव. किन्तु तत्र एकं सूत्रमस्ति, गतिश्च. तस्मिन् सूत्रे च इति पदम् उक्तमस्ति. च इति पदेन किम् उक्तं, चकारेण किमुक्तमस्ति इत्युक्ते चकारेण एकस्य स्वरूपस्य बहवः संज्ञाः भवितुमर्हन्ति. इत्युक्ते प्रादीनाम् एव उपसर्गसंज्ञा, गतिसंज्ञा, निपातसंज्ञा, अव्ययसंज्ञा इत्यादयः भवितुमर्हन्ति. भिन्नभिन्नसंज्ञाः भवितुमर्हन्ति इति तत्र विषयः. उपसर्गाः क्रियायोगे इति सूत्रेण ते प्रादेयः एव उपसर्गसंज्ञकाः भवन्ति. इदानीं वयं सर्वे उपसर्गाणां प्रसङ्गे इतोपि किञ्चित् अवगन्तुं पाठं प्रति गच्छेम. तदर्थं भवन्तः सर्वे नवतितमं पुटं पश्यन्तु. पुस्तके यद्दत्तमस्ति तस्मिन् प्रसङ्गे इदानीं चिन्तनं करणीयम्. तदर्थं भवन्तः सर्वे नवतितमं पुटं पश्यन्तु. आदौ भूमा भगिनी भवती आरम्भं करोतु. संशयात्मा विनश्यति, पश्यत उच्चैः पठत च. उपसर्गाः: भीष्मः गच्छति, कुन्ती आगच्छति, कृष्णः धावति, कालयवनः अनुधावति. आगच्छति उपसर्गपूर्वक क्रियापदम्, आ उपसर्गयोग गच्छति. गम् धातु लट्लकारे अस्ति. अनुधावति अनु उपसर्गपूर्वकः, धावति क्रियापदं लट्लकारे एव. धाव् धातु वा सेकेण्ड् द्वितीयगणः अस्ति. आदौ सूचनां पठितवती, सूचनायां कानिचन पदानि सन्ति तेषां प्रसङ्गे पश्यत. पश्य दृश् धातु लोट् लकार मध्यमपुरुष बहुवचनं. उच्चैः उच्चैः अव्ययम् अत्र अव्ययमेव. अव्ययम् अव्ययं पठत पठत पुनः मध्यमपुरुष पठ् धातु लोट्लकार मध्यमपुरुष बहुवचनं. पठत इति रूपं कोऽपि वक्तुमिच्छति वा अत्र? पठत लोट्लकाररूपम् अस्य प्रसङ्गे इतोपि कोऽपि वक्तुमिच्छति वा अत्र? पठ् भुवादिगणे अस्ति. भुवादिगणे अस्ति. शप् विकरणप्रत्ययः, शकारपकारलोप भवति, अकार एव तिष्ठति. उत्तमं. पठति पठतः पठन्ति. पठति लट्लकार वर्तमानकाले एकवचनं, प्रथमपुरुष एकवचनं पठति. उत्तमं भगिनि, तदेव पठत इति लोट्लकार मध्यमपुरुष बहुवचनरूपम् अस्ति खलु तत्र. पठतु पठत. किं भवति इत्युक्ते पठ् धातोः रूपम् अस्ति. यथा भगिनी उक्तवती, पठ् योगः शप्, भुवादिगणे अस्ति इति कारणतः शप् अस्ति. शप् इत्यस्मात् आयाति. पठ इति अङ्गमस्ति, किन्तु तत्र एकम् अन्यत् सूत्रमस्ति, तस्थस्थमिपां तां तं तामः इति सूत्रमस्ति. तेन सूत्रेण तस्थस्थमिपां तां तं तामः इति सूत्रेण तत्र मूलप्रत्ययः तु थ प्रत्ययः. तिप् तस् झि सिप् तस् थ इति वदामः. थ इति प्रत्ययः मूलप्रत्ययः. थ इति प्रत्ययस्य स्थाने अनेन विशिष्टसूत्रेण तस्थस्थमिपां तां तं तामः सूत्रेण त आदेशः भवति इति कृत्वा तत्र सिद्धतिङ् प्रत्ययः त अस्ति. पठ इति अङ्गमस्ति. पठयोगः त पठत. पश्यता प्रसङ्गे वदति वा? पश्यता प्रसङ्गे दृश् धातु पश्यत सूत्रं. चिन्ता मास्तु. शोभा भगिनी भवती वक्तुमिच्छति वा? भगिनी सम्यक्तया तु न जानामि, किन्तु तत्र आ इति एव प्रत्ययः अस्ति मध्यमपुरुषे लोट्लकारस्य बहुवचने. यथा ता एव प्रत्ययः अस्ति, अतः तत्र पठयोगः ता पठत इति भवति इति मन्ये भगिनी. भवन्तः सर्वे जानन्ति एव दृशिर् इति धातुः अस्ति. दृशिर् इति मूलधातुः. इरः इति संज्ञावाच्या इति वार्तिकेन दृश् इति लौकिकधातोः निर्माणं भवति. दृशिर् इत्यस्मात् दृश् इति लौकिकधातोः रूपं भवति. तत्र पाघ्राध्मा इति दीर्घसूत्रेण पश्य इति आदेशः भवति. तत्र पश्य इति रूपम् अस्ति. अपि च यथा पठत इति पदमस्ति तथा एव अत्रापि तस्थस्थमिपां तान्तन्तामः इति सूत्रेण था प्रत्ययस्य स्थाने ता इति प्रत्ययः आयाति इति कृत्वा पश्यत इति रूपं सिद्ध्यति। च इति अव्ययपदमस्ति। च इत्यस्य प्रसङ्गे वयं पूर्वमपि किञ्चित् पठितवन्तः। च इति पदस्य प्रयोगः साकल्यार्थे भवति, स्वातन्त्र्यार्थे अपि भवति इति अस्माभिः पठितमेव। उपसर्गाः, मया नूतनविषयः ज्ञातः। उपसर्गाः इत्युक्ते रोगविकारः इति अहं दृष्टवती शब्दकोशे, पूर्वं मया न ज्ञातं तत्। उपसर्गाः इत्युक्ते रोगविकाराः, रोगभेदः, उपद्रवः, उत्पातः इत्यादयः अर्थाः अपि सन्ति इति मया दृष्टमासीत्। उपसर्गाः इत्युक्ते धातोः पूर्वं प्रातिगणीयसदस्यः यः अस्ति सः एव उपसर्गः। तत्र सृज् इति धातुः अस्ति। सृज् धातोः रूपमेव सर्गः। अयं सृज् धातुः गणद्वये अस्ति। तुदादिगणे सृज् धातुः अस्ति चेत् तस्य रूपं सृजति। सृज् इति धातुः तुदादिगणे अस्ति, तत्र गुणः न भवति खलु, तदर्थं सृज् योगः शायोगः इति तत्र सृजति इति रूपमेव सिद्ध्यति। अयं धातुः दिवादिगणे अपि अस्ति, किन्तु दिवादिगणे तस्य रूपं सृज्यते, आत्मनेपदिरूपम् अस्ति। तुदादिगणे तु सृजति इति रूपमस्ति। सृज् धातोः रूपं सर्गः, सृज् धातोः रूपं सृष्टिः, सृष्टः, सृष्टवान् इत्यादीनि पदानि निष्ठाप्रत्ययान्तरूपाणि, सृष्टः, सृष्टवान् इत्यादीनि। सृष्टिः इति क्तिन् प्रत्ययान्तरूपमस्ति। सृज् धातोः रूपमेव सज्जनम् इति पदमस्ति। वयं पठितवन्तः खलु उपसज्जनं पूर्वम् इति, उपसज्जनं सज्जनम् इति पदं सृज् धातोः रूपमेव, ल्युडन्तरूपमस्ति। उपसर्गाणां प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते तुदादिगणे अस्ति, सृजति इति लट्लकाररूपमस्ति। उपसर्गगतिस्त्रिधा इति एकं वाक्यमस्ति। उपसर्गगतिस्त्रिधा इत्युक्ते उपसर्गस्य योजनेन त्रीणि कार्याणि भवन्ति। त्रीणि कार्याणि कानि इत्युक्ते उपसर्गस्य योजनेन कदाचित् अर्धपरिवर्तनं भवति, द्वितीयमस्ति कदाचित् अर्धपोषणं करोति उपसर्गः, कदाचित् उपसर्गेण धात्वर्थः बलात् अन्यत्र नीयते इति उक्तमस्ति। इत्युक्ते उपसर्गेण धात्वर्थः बलात् अन्यत्र नीयते, तदर्थम् उदाहरणमस्ति निहाराहारसंहारप्रतिहारप्रहारवत् इति। एतत् सर्वम् अस्मिन् पाठे आयास्यति एव। उपसर्गान् पश्यामश्चेत् आङ् इति उपसर्गः अस्ति, इत्युक्ते तस्मिन् उपसर्गे ञकारः इति संज्ञकः, तत्र वैशिष्ट्यमस्ति। ञकारः इति संज्ञकवर्णः आङ् इत्यस्मिन् उपसर्गे अस्ति। कुन्ती आगच्छति, कुन्ती का भगिनि? कुन्ती पाण्डवाय, पाण्डवायाः, पाण्डवानां, पाण्डवानां मातः, माता, पाण्डवानां माता। मातः इति कथनेन तत्र किं भवति? मातः षष्ठी सम्बोधनरूपं, मातः पितः इति सम्बोधनरूपम् अस्ति। किमर्थं तस्याः नाम कुन्ती इति दत्तमस्ति? कुन्तीभोजस्य अपत्यं पुत्री, राज्ञा कुन्तीभोजेन आबाल्यात् पालिता सा, सा वनिता आबाल्यात् राज्ञा कुन्तीभोजेन पालिता, तदर्थमेव तस्याः नाम कुन्ती इति अभात्। आगच्छति इत्यस्मिन् पदे गीतञ्जलि भगिनी किञ्चित् वदतु। नमस्ते भगिनि। अस्तु, आगच्छति आङ् उपसर्ग अस्ति। गम् धातु, गम् धातुतः क्रियापदं गच्छति, परस्मैपदीरूपं, किं प्रथमपुरुष एकवचनरूपमेव अस्ति अत्र। आगच्छति इत्युक्ते विपरीतार्थकः भवति, आङ् इति कारणेन तस्य अर्थः विपरीतार्थकः अस्ति अत्र इति। उत्तमम्। उपसर्गगतिस्त्रिधा इति कथनेन तत्र अर्धपरिवर्तनं भवति, कदाचित् उपसर्गस्य योजनेन अर्धपरिवर्तनं, अर्थः परिवर्तते इति अत्र दृश्यते। अत्र गच्छति इति पदस्य अर्थपरिवर्तनं भूत्वा आगच्छति भिन्नार्थः अस्ति इति एकः विषयः. गम् धातोः प्रसङ्गे इषु गमीयमां छः इति सूत्रेण तत्र चकारादेशः भवति, तुक् आगमः अपि भवति. एतत् सर्वं भूत्वा गच्छति इति रूपं सिध्यति. तृतीयं वाक्यमस्ति कृष्णः धावति, कालयवनाः अनुधावति. अनुधावति इत्युक्ते अनु इत्युक्ते अनुसरति, अनुधावति इत्युक्ते पश्चात् आयाति. उत्तमम्. अनु इत्युक्ते पश्चात् इति अर्थः. अनुधावनम् इत्युक्ते पश्चात् धावनं, पश्चात् गमनम् अथवा तस्य अनुसरणं. कृष्णस्य अनुसरणं करोति. अत्र कालयवनः कृष्णस्य पश्चात् गच्छति. कालयवनः जानाति वा कालयवनः कः? न भगिनि, क्षम्यता. कोऽपि वदतु कालयवनः कः? अहं किं दृष्टवती इत्युक्ते यवनदेशाधिपः, यवनदेशस्य राजा. यवनदेशः नाम्ना एकः देशः आसीत् इति भाति. नृपभेदः इति एकः राजा. अनुसरणम् अनुगमनम् अथवा पश्चात् गमनम्. साधु भगिनि, गीताञ्जलि भगिनी प्रथमं वाक्यं करोतु. भगिनि, यवन इत्युक्ते ग्रीक् वा इति एकवारं पठितवती, इति सत्यं वा? न जाने. यवनदेश इत्युक्ते किम्? यवनास् परन्तु एषः यवनः कालयवनः मथुरा तत्र समीपे आसीत् राजा. अस्तु, भारतदेशे वा? भारतदेशे. अस्तु अस्तु, धन्यवादः भगिनि. भगिनि, अहं संवेर् पठितवती. यवन मीन्स् नो आर्यम्. अस्तु, अनार्यः. साधु भगिनी, तत्र सः कालयवनः किमर्थं कृष्णं यवनः इत्युक्ते म्लेच्छः इत्यपि अर्थः. कंसस्य सखा, कंसस्य मृत्यु अपश्यत् कालयवनः कृष्णं हन्तुम् इच्छति. अस्तु, पठनीयम्, इतोपि ज्ञातव्यमेव. गीताञ्जलि भगिनी प्रथमं वाक्यं पठित्वा किञ्चित् वदतु. आं भगिनि, प्रयत्न करोमि. भीष्मः गङ्गां दृष्ट्वा आगच्छति. कर्तरिप्रयोगवाक्यमस्ति. भीष्मः कर्तृपदम्, आगच्छति क्रियापदम्. आङ् अपि यथा पूर्वं वयं चर्चितवन्तः, आङ् योगः गम् इषुगमाम् इषुगमीयां छः इति सूत्रेण गच्छायाति, आगच्छति. दृष्ट्वा, दृष्टातुतः त्वान्तरूपमस्ति. दृष्ट्वा, दृष्ट्वा इति त्वान्तरूपमस्ति चेत् कर्मपदं स्वीकरोति. गङ्गाम् इति कर्मपदमस्ति, स्त्रीलिङ्गम् आकारान्तपदमस्ति. भीष्मः गङ्गां दृष्ट्वा आगच्छति इति. भगिनि, उत्तमं भगिनि, तदेव. दृश् इति तालव्यशकारान्तधातुः, लौकिकधातुः. तत्र विशिष्टसूत्रेण मूर्धन्य षकारादेशः भवति. व्रश्च भ्रश्च झषांशः इति एकं दीर्घं सूत्रमस्ति. तेन सूत्रेण मूर्धन्य षकारादेशः भवति इति कृत्वा दृश् इति रूपं सिद्ध्यति. दृश् योगः क्त्वा, क्त्वा प्रत्ययः अपि कित् प्रत्ययः, कित्वात् गुणनिषेधः भवति इति कृत्वा दृश् योगः त्वा इति रूपम् अस्ति. स्टुत्वसन्धिः भूत्वा षकारस्य प्रभावेण मूर्धन्य टकारादेशः दन्त्यतकारस्य स्थाने भवति, तदा दृष्ट्वा इति रूपं सिध्यति. किन्तु णिजन्तरूपं दर्शयित्वा इति भवति. गङ्गा इत्यस्य अन्यनाम अस्ति भागीरथी. द्वितीयं वाक्यं करोतु. एकलव्यः द्रोणाचार्यं प्रणमति, अपि कर्तरिप्रयोगे अस्ति. प्रणमति क्रियापदं, प्र उपसर्ग अस्ति अत्र. नम् धातुतः नमति इति लट् रूपम् अस्ति, किन्तु अत्र नत्वं भवति, किमर्थं रेफा अस्ति प्रणामति मध्ये अकार आयाति इत्युक्ते रेफा न दन्त्यनकारमध्ये अकार आयाति अट्कुप्वाङ् नुं व्यवायेऽपि सूत्रेण एकं विशिष्टं सूत्रमस्ति अणत्वप्रसङ्गे वयं पठितवन्तः एव तत्र एकं विशिष्टं सूत्रं किमित्युक्ते उपसर्गाद् असमासे अणोपदेशस्य कोऽपि वदतु उपसर्गात् समासेपि णोपदेशस्य सूत्रं वदति उपसर्गे निमित्तम् अस्ति तत्पश्चात् द्वितीय पदे द्वितीय परपदे निमित्ति अस्ति चेत् नम नकारः तत्र उपदेशे अवस्थायां नोपदेशस्य इत्युक्ते उपदेशे अवस्थायां नत्वं तस्य नत्वं नम् धातु अणम् अणम् इति अस्ति उपदेश अवस्थायां नम् इति अस्ति तदेव नोपदेशस्य धातुः अस्ति तत्कारणेन यत् सूत्रम् उपसर्गात् समासेपि नोपदेशस्य कार्यं करोति मध्ये कोऽपि बाधकवर्णः नास्ति अथवा प्र उपसर्ग नम् ओ निमित्तं रेफः उपसर्गे अस्ति नोपदेशस्य धातुः अस्ति तदेव नकारस्य णत्वं भवति उत्तमं भगिनि साधु अत्र सूत्रमस्ति उपसर्गाद् असमासे णोपदेशस्य इति सूत्रमस्ति उपसर्गात् असमासे अपि ण उपदेशस्य इति चत्वारि पदानि सन्ति तस्मिन् सूत्रे उपसर्गात् निमित्तम् आगतम् प्रणमति प्रा इति उपसर्गः अस्ति उपसर्गात् असमासे अत्र इदं पदं समस्तपदं नास्ति समासयुक्तं पदं नास्ति प्रणमति इति तिङन्तपदं सुबन्तपदं नास्ति असमासे इति सूत्रे दत्तमस्ति तदर्थमेव इदं पदं समस्तपदं नास्ति समस्तपदं नास्ति चेदपि उपसर्गे निमित्तमस्ति चेत् अणत्वं भवति प्रणश्यति प्रणश्यति इत्यस्मिन् पदे अपि अनेन सूत्रेण एव णत्वं भवति प्रणश्यति इत्यस्मिन् तत्र णस् धातुः अपि मूर्धन्य अणकारादिधातुः णोपदेशस्य इति उक्तमस्ति सूत्रे ण उपदेशस्य उपदेशावस्थायाम् अस्य धातोः रूपं मूर्धन्य णकारसहितं रूपम् अस्ति तदर्थमेव णत्वं भूत्वा प्रणमति इति रूपं सिद्ध्यति एकलव्यः इति उक्तमस्ति एकलव्यः कः निषादराजस्य राजा निष्ठातराजस्य राजकुमारः अहं हिरण्यधनुषः इति दृष्टवती इत्युक्ते किं हिरण्यधनुषः इत्युक्ते कोऽपि वदतु हिरण्यधनु नामक निषादः अस्ति हिरण्यधनुषः इति एकलव्यः प्रसङ्गे उक्तमस्ति पिता नाम अस्तु सः द्रोणाचार्यस्य शिष्यः कौरवाणां धनुर्वेदाचार्यः एव द्रोणः द्रोणः इत्यस्य प्रसङ्गे उत्पत्तिस्थानत्वेन अस्य नाम तथा दत्तमस्ति इति लिखितम् उत्पत्तिस्थानत्वेन अस्ति अस्य नाम द्रोणः इत्युक्ते किम् अत्र विमला भगिनी वदतु इत्युक्ते उत्पत्ति यत्र तस्य जननं भवति भगिनि अभवत् तदेव अहं चिन्तितवती वदतु तदेव जानामि किमर्थं स द्रोण इति तस्य नाम अस्ति इति न जानामि द्रौण्यां तस्य उत्पत्ति अभवत् द्रौणी इत्युक्ते तथा एव इदानीं वेदा भगिनी भवती करोतु तृतीयं वाक्यं कृष्णस्य भक्ताः न प्रणश्यन्ति कृष्णस्य भक्ताः न प्रणश्यन्ति तत्र कर्त्री कृष्णस्य भक्ताः न कृष्णस्य षष्ठी विभक्ति कृष्णशब्दस्य कृष्णः शब्दः पुल्लिङ्गशब्दः पुल्लिङ्गशब्दः अस्ति कृष्णः कृष्णस्य षष्ठी विभक्ति एकवचनं भक्ताः इति भक्तः शब्दस्य एक बहुवचनरूपमस्ति भक्ताः प्रथमा विभक्ति भक्ताः न उपसर्गः प्रणश्यन्ति तत्र प्र उपसर्गः नश्यन्ति नश्यन्ति रूपमस्ति नश्यन्ति किमर्थम् इत्युक्ते भक्ताः न प्रणश्यन्ति, तदेव भक्ताः बहुवचनम् अस्ति, तदेव तत्रापि कर्तृपदं बहुवचने अस्ति, नश्यन्ति, प्रयोगः नश्यन्ति. तत्र नकारः किमर्थम् आयाति नश्यन्ति, नश् प्रयोगः नश् योगः अन्ति, तत्र नश् उपदेश अवस्थायां तत् रूपमस्ति नश, नश इति रूपमस्ति, नश दिवादिगणे अस्ति दत्तात्तु, तदेव दिवादिगणेश्यन् इति विकरणप्रत्यय आयाति, प्रयोगः नश् योगः श्यन् योगः अन्ति, षकार नकारः लोपं भवति, इत्संज्ञकः अत एव तस्य लोपः भवति, य एव तिष्ठति, प्रयोगः नश् योगः य योगः अन्ति, अन्ति किमर्थम् आयाति, अन्ति भवति किं सूत्रेण, अहं सूत्रं न जानामि. तदेव भगिनी, तिप् तस् झि अस्ति खलु, झि स्थाने झोन्तः इति सूत्रेण, झकारस्य स्थाने अन्त् आदेशः भवति इति कृत्वा अन्ति, अन्ति इति सिद्धतिङ् प्रत्ययः. वदतु. अन्ति आयाति, प्रणश् योगः य योगः अन्ति, प्रणश्यन्ति रूपम् आयाति. तत्र उपसर्गात् समासेपि नोपदेशस्य सूत्रं कार्यं करोति, रेफः तत्र उपसर्गे अस्ति, तत्र निमित्तम् अस्ति, तत्पश्चात् नश् धातु अस्ति, नश् धातु उपदेश अवस्थायां नश इति धातु अस्ति, तदेव असमासे अस्ति, तिङ्गन्तपदम् अस्ति इत्येव असमासे अपि अस्ति, तदेव तत् सूत्रं कार्यं करोति. नकारस्य स्थाने नकारायाति नूनः इत्यनेन नकारायाति, प्रयोगः नश् योगान्ति, प्रणश्यन्ति इति रूपं, प्रणश्यन्ति इति रूपं सिद्धयति. साधु भगिनी, उत्तमरीत्या उक्तवती. उपसर्गादसमासे णोपदेशस्य सूत्रेण एव अत्र णत्वं भवति. षष्ठीविभक्तिः कारकसम्बद्धः नास्ति, यद्यपि सप्तविभक्तयः सन्ति, षट् कारकाणि एव सन्ति. स्मर्तव्यः अंशः तत्ताः प्रणश्यन्ति, तत्र तयोर्मध्ये सम्बन्धः अस्ति. इदं वाक्यं कर्तरिप्रयोगे अस्ति, कृष्णस्य इति षष्ट्यन्तं रूपमस्ति, किन्तु षष्ठीविभक्तिः कारकसम्बद्धः नास्ति. अत्र प्रा इति उपसर्गः अस्ति, प्रा उपसर्गस्य अर्थः तु प्रकर्षेण अथवा प्रकृष्टेन इति वक्तुं शक्नुमः. इतोपि अधिकम् इत्यस्मिन् अर्थे प्रा इत्यस्य प्रयोगः भवति. भक्ताः इत्यस्मिन् प्रसङ्गे वदतु. भज् धातु आयाति, भज् त प्रत्यय, इक्त प्रत्यय, भज् धातु त प्रत्यय, भज् भक् जकारस्य स्थाने ककार आयाति सन्धिकार्यं भूत्वा, तत्र भक् भक् ककार आयाति, तो भक् तः भक्तः एकवचने अस्ति, तस्य बहुवचनरूपम् अस्ति भक्ताः. आदौ जकारस्य स्थाने गकारः आयाति चोहुकुः सूत्रेण. चत्वसन्धि वा चत्वसन्धि वा चत्वसन्धि अहं मन्ये. हा तदेव. वाक्यं पुनः परिशीलयामश्चेत्, कृष्णस्य भक्ताः न प्रणश्यन्ति इति उक्तमस्ति, किमर्थम्? कृष्णस्य भक्ताः न प्रणश्यन्ति इत्युक्ते प्रणश्यन्ति तस्य नाशं न भवति इति. कृष्णस्य शरणं ये ये जनाः भक्ताः आचरन्ति तस्य रक्षा कृष्णभगवान् करोति. आत्मविषयिकज्ञानं ये जनाः प्राप्नुवन्ति ते न प्रणश्यन्ति. परमात्मना गीता उक्तमस्ति. विमला भगिनी, भवती वदतु. प्रश्नः अस्ति प्रथमतः भगिनी, यथा भवत्या उक्तं श्रद्धावान् इत्युक्ते श्रद्धा अस्य अस्मिन् अस्ति इति, अत्र अस्य च अस्मिन् इति किमर्थम् उक्तं? श्रद्धा अस्मिन् अस्ति, स श्रद्धावान् इति वक्तुं शक्नुमः किम्? श्रद्धावान् इति पदं मतु प्रत्ययान्तपदम् अस्ति. यथा धनं यस्य अस्ति सः धनवान्, मतु प्रत्ययान्तशब्देषु विग्रहवाक्यं कुत्रचित् भिन्नरीत्या वक्तव्यं भवति. गुणः यस्य अस्ति सः गुणवान्, यस्य यस्मिन् वा इति विग्रहवाक्यं वक्तव्यं भवति. मतुप्रत्ययार्थशब्देषु एवं रीत्या विग्रहवाक्यं वक्तव्यं भवति अस्य अस्मिन् वा गुणवान् धनवान् किन्तु तत्र नियमाः सन्ति बुद्धिः इति इकारान्तपदमस्ति इति कृत्वा बुद्धिमान् भवति शक्तिः इति इकारान्तपदमस्ति इति कृत्वा शक्तिमान् भवति किन्तु गुण इति तत्र प्रातिपदिकम् अकारान्तप्रातिपदिकमस्ति इति कृत्वा वान् गुणवान् धनवान् इत्यादीनि पदानि सिद्ध्यन्ति किन्तु एते शब्दाः मतुप् प्रत्ययान्तशब्दाः मतुप् इति कथनेन तत्र पकारः हलन्त्यम् इत्यनेन अपगच्छति उकारः उपदेशजनुनासिक इति सूत्रेण इति संज्ञा भूत्वा अपगच्छति मत् एव अवशिष्यते तत्र केचन नियमाः सन्ति मतुप् प्रत्ययान्तशब्दाः तकारान्तशब्दाः भवन्ति इत्युक्ते तेषां प्रातिपदिकं तकारान्तप्रातिपदिकं भवति शक्तिमान् अस्ति चेत् तत्र शक्तिमत् श्रद्धावत् इति प्रातिपदिकमस्ति किन्तु पुंलिङ्गे श्रद्धावान् इति रूपं सिद्ध्यति विग्रहवाक्ये अस्य अस्मिन् इति वक्तव्यं केवलम् अस्य अस्ति या अस्मिन् अस्ति इति न वक्तव्यम् वयं व्याकरणवर्गे अपि दृष्टवन्तः न लुमताङ्गस्य इत्यस्मिन् सूत्रे अपि लुमता इति तृतीयान्तं पदमस्ति तत्र प्रथमाविभक्त्यन्तं रूपं लुमान् लुमान् इत्युक्ते लू यस्य वा यस्मिन् अस्ति सः लुमान् लुमत् इति प्रातिपदिकमस्ति प्रथमान्तं रूपं लुमान् तृतीयान्तं रूपं लुमता तत्र सूत्रं न लुमताङ्गस्य इत्युक्ते अदादिगणस्य प्रसङ्गे जुहोत्यादिगणस्य प्रसङ्गे लू शब्देन शपः लुक् भवति शपः श्लू भवति इति वयं पठितवन्तः तत्पदं मतु प्रत्ययान्तपदं वदतु अत्र अर्जुनस्य मुखं परिशिष्यति एतद् वाक्यं वा भगिनि परिशिष्यति अत्र परि इति उपसर्गः शुच् धातुः शुष इति उपसर्गावस्थायां शोषणे इति अर्थे लट्लकारे प्रथमपुरुष एकवचने परिशुष्यति शुच् धातुः भिन्नः अत्र तु शुष् धातुः अस्ति शुष् धातुः दिवादिगणे अस्ति इति कृत्वा शुष्यति एकवारं वदतु शुष्यति कथं साधनीयम् दिवादिगणे अस्ति इति कृत्वा तत्र श्यन् इति विकरणप्रत्ययः आगच्छति शुष् लट्लकारे एकवचने तिङन्तप्रत्ययः अस्ति तिप् विवक्षा लट्लकारे अस्ति चेत् अद्यतनकाले टिप् इति आयाति विकरणप्रत्ययः कर्तरि शप् इति विकरणप्रत्ययः शप् भवति परन्तु शपं प्रभाद्य शन् आगच्छति तस्मिन् प्रत्यये शकारस्य नकारस्य शकारनकारयोः लोपानन्तरं य अवशिष्यते शुष् य शुष्य अपरं ति अस्ति शुष्यति इति प्रथमपुरुषे एकवचने लट्लकारे भवति उत्तमं परिशुष्यति इत्युक्ते विदर्ड् अथवा थोरौलि ड्रैड् अप् तत्र परि उपसर्गस्य अर्थः तु परितः इत्युक्ते आस्पास् इत्यस्मिन् अर्थे सरौण्डिङ्ग् इत्यस्मिन् अर्थे अपि वक्तुं शक्यते अर्जुनस्य मुखं परिशुष्यति इति लिखितमस्ति खलु तदेव वाक्यं भिन्नरीत्या वदामश्चेत् अर्जुनः परिशुष्कः अभवत् परिशुष्कः अभवत् इति अपि लेखितुं शक्नुमः तत्र अर्जुनस्य विशेषणं भवति परिशुष्कः इति अर्जुनः कुन्तीपुत्रः तस्य बहूनि नामानि सन्ति तादृशानि बहूनि नामानि किमर्थं दत्तानि तस्य गुणानि दृष्ट्वा अर्जुनः फल्गुणो जिष्णुः किरीटी श्वेतवाहनः बीभत्सुः विजयः कृष्णः सव्यसाची धनञ्जयः इति एकस्मिन् श्लोके अस्ति बहवः नामानि सन्ति तस्य अहं चिन्तयामि तत्र तानि नामानि सः साधितवान् कर्मणा साधितवान् कर्मभिः सः तानि नामानि प्राप्तवान् अथवा सः साधितवान् कर्मणा साधु भगिनी उत्तमं तदेव केतकी भगिनी भवती करोतु कामं क्रोधः अपि जायते कामात् अकारान्त पुल्लिङ्ग प्रथम एकवचन अर्थ अस्ति वाच्छा काम अकारान्त पुल्लिङ्ग प्रथम एकवचन कामनासे इच्छाओ क्रोधः अकारान्त पुल्लिङ्ग रोषः विसर्गसन्धि सकारः रेफ उकार स्थगयतु कामात् कामात् इति पदस्य विभक्तिः का कामात् प्रथमा विभक्ति न कामात् पञ्चमी विभक्ति भगिनि उत्तमम् अत्र कामः कामात् क्रोधः जायते पञ्चमी अत्र कामः इति पुंलिङ्गपदमस्ति कामात् पञ्चमी विभक्तिः अस्ति क्रुद्ध क्रुद्ध इति धातुः अस्ति क्रुद्ध धातोः रूपं दिवादिगणे अस्ति क्रुध्यति क्रुध्यति इति रूपम् अस्ति तत्र धातुः क्रुद्ध अस्ति किञ्चित् वदतु क्रुद्ध धातुतः क्रोधः कथम् आगतं तत्र क्रुद्ध धातुः कीदृशः चिन्ता मास्तु अत्र पश्यतु क्रुद्ध इति कथनेन हलन्तधातुः अन्ते धकारः अस्ति धातोः उपधायां ह्रस्व इक् वर्णः अस्ति इत्युक्ते लघुपथधातुः अयं धातुः अथवा लघु इक् वर्णः उपधायाम् अस्ति उदुपधधातुः इति वक्तव्यमस्ति क्रुद्ध धातुः क्रुद्ध धातुतः घञ् प्रत्ययस्य योजनेन क्रोधः इति रूपं भवति घञ् प्रत्ययः आर्धधातुकः आर्धधातुकप्रत्ययः परः अस्ति इति कृत्वा अत्र गुणकार्यं गुणकार्यं भवितुं धातौ आनुकूल्यम् अस्ति पुगन्तलघुपथस्य च सूत्रेण क्रुद्ध क्रोध् भवति तत्र क्रोधः इति रूपम् अस्ति अभिजायते वदतु अभि अभि उपसर्ग अस्ति जन आत्मा कर्तरि लट् प्रथमपुरुष एकवचन गुणः अत्र पश्यतु अभि इति उपसर्गः अस्ति जनी प्रादुर्भावे इत्यस्मिन् अर्थे जन् धातुः अस्ति जनी इति धातुः औपदेशिकः लौकिकधातुः जन् आत्मनेपदी रैट् भगिनि उत्तमं तत्र रूपगणे अस्ति दिवादिगणे अस्ति ज्ञाजनोर्जा इति सूत्रेण तत्र जायते इति रूपं सिद्ध्यति जन् धातोः रूपमेव जायते आत्मनेपदरूपम् अस्ति अभि इति उपसर्गस्य अर्थः कः वदतु अभि न जानामि भगिनि कोऽपि वदतु कल्पते इति अर्थे अभिवर्धते वाक्यं पुनः परिशीलयामश्चेत् अभिजायते इति लिखितमस्ति किमर्थं जायते इति न लिखितमस्ति अभिजायते इत्युक्ते इट् बिकम्स् इत्युक्ते इस् प्रोड्यूस्ड् बाण्ड् फ्रम् इत्युक्ते कामात् क्रोधः अभिजायते अल्टिमेट्लि कामा बिकम्स् क्रोधः कामः एव क्रोधः भवति कालान्तरे तदर्थमेव अत्र पदं विचिन्त्य लिखितमस्ति अभिजायते कामात् क्रोधः अभिजायते तत्र दिवादिगणीयधातुः जायते अस्ति अत्र अभि इत्युक्ते कल्पते इति अर्थे वा भगिनि कल्पते उत्तमं कल्पते इति पदं योजयित्वा वाक्यं परिवर्तयामः वा किञ्चित् विचिन्त्य वदतु भगिनि काम इति पुल्लिङ्गे वा नपुंसकलिङ्गे वा न जानामि कामः क्रोधाय कल्पते चतुर्थीविभक्तिः वक्तव्यमस्ति कल्पते इति अस्ति चेत् तत्र कामः क्रोधाय कल्पते हिन्दीभाषया वक्तव्यं चेत् ओर् अथवा तरफ् इत्यपि वक्तुं लीड्स् टु इति वक्तव्यमस्ति अत्र धातुः भिन्नः जनी प्रादुर्भावे जन् धातुः अस्ति अभिज्ञानम् इति पदं साधारणं पदमेव अभिज्ञानम् इति ज्ञा धातोः रूपम् अस्ति अभिज्ञानम् इत्युक्ते रेकग्निशन् धातुः भिन्नः साधु भगिनी षष्ठं वाक्यं वदतु केतके भगिनी भवती एव वदतु आत्मा अकारान्त बहुवचन न भवती शृणोतु सुजाता भगिनी भवती वदतु अत्र कानि पदानि सन्ति तेषां प्रसङ्गे किञ्चित् वदतु आं भगिनि आत्मा आत्मन् शब्दः अस्ति आत्मा नकारान्तशब्दम् अस्ति प्रसादं प्रा उपसर्गः अस्ति ये न जानामि भगिनि प्रसादं भवती यद् जानाति तद् वदतु अधिगच्छति अधि उपसर्गः अस्ति गम् धातुः अस्ति गच्छति अधिगच्छति आत्मन् नकारान्तशब्दः पुंलिङ्गशब्दः प्रसादः प्रसादः इति पुंलिङ्गशब्दः किन्तु अत्र अस्मिन् वाक्ये कर्मपदमस्ति प्रसादम् इति कर्मपदमस्ति यद्यपि गम् धातुः सकर्मकः एव अधि उपसर्गपूर्वकः अपि सकर्मकः एव भवति इति कृत्वा तत्र प्रसादम् अधिगच्छति इति लिखितमस्ति किन्तु अधि उपसर्गस्य प्रसङ्गे एकः अंशः स्मर्तव्यः स्था धातुः अस्ति खलु स्था धातोः रूपं तिष्ठति अस्ति स्था धातुः अकर्मकधातुः किन्तु अधि उपसर्गपूर्वकः स्था धातुः सर्वदा सकर्मकः भवति इति कृत्वा विष्णुः वैकुण्ठम् अधितिष्ठति विष्णुः वैकुण्ठम् अधितिष्ठति इति रूपं भवति इत्युक्ते अधि उपसर्गपूर्वकः स्था धातुः सकर्मकः भवति प्रसादः इत्युक्ते अनुग्रहः इति अर्थः अस्ति तत्र प्रा उपसर्गपूर्वकः सद् धातुः लौकिकधातुः सद् अस्ति किन्तु मूलधातुः शद्लु अस्ति शद्लु अस्ति चेत् तत्र किं कार्यं भवति वदतु शद्लु उपदेशे जननासिक इत्यनेन अकारस्य संज्ञा भवति सद् लु लु लुकारस्य इत्संज्ञा भवति सद् एव तिष्ठति तत्र इतोपि किञ्चित् कार्यम् अस्ति प्राकृतिकं कार्यं धातुः मूर्धन्यषकारादिधातुः मूर्धन्यषकारादिधातुः अस्ति चेत् धात्वादेः शः सः तेन सूत्रेण मूर्धन्यषकारस्य स्थाने दन्त्यसकारः आयाति इति कृत्वा सद् भवति प्रायोगः सद् योगः घञ् प्रसादः इति रूपमस्ति प्रसादः इत्युक्ते अनुग्रहः अथवा प्रसन्नता विमला भगिनी अथवा दर्शना भगिनी कोऽपि वदतु इदं वाक्यं गीतायां कुत्र आयाति आत्मा प्रसादम् अधिगच्छति ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति इति वाक्यमस्ति खलु गीतायां ज्ञानं लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति इति गीतावाक्यमस्ति तत्र चतुर्थाध्यायं स्मारयति वा भावान् लभते ज्ञानं तत्परसंयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति उत्तमं तत्र आयति पश्यन्तु पुनः एकवारं गच्छति इत्युक्ते तत्र गच्छति इति अर्थः अत्र भिन्न अर्थः अस्ति अर्थपरिवर्तनं भवति अत्र अर्थः कः आत्मा प्रसादम् अधिगच्छति इत्युक्ते कोऽपि वदतु लभ्यते प्राप्नोति इति अर्थः तदेव अत्र उक्तमस्ति उपसर्गगतिस्त्रिधा इत्युक्ते उपसर्गस्य योजनेन अर्थपरिवर्तनं भवति अर्थपरिवर्तनम् अभवत् अधिगच्छति इत्युक्ते सः प्राप्नोति अथवा लभ्यते इति पदमपि साधु एव अटेन् अथवा एक्वायर् प्राप्नोति दर्शना भगिनी भवती पठतु सप्तमं वाक्यं क्षम्यतां भगिनि सद् कस्य गणः गणसङ्ख्या किं भगिनि सद् षड् लु द्वे सन्ति भ्वादिगणे किन्तु अर्थः तु प्रसन्नता नास्ति तत्र इति मन्ये भगिनि न जानामि भ्वादिगणे अस्ति सुदादिगणे अपि अस्ति न षड् लु सुदादि टु गो टु लूस् सुदादि विशरणगत्य वसादनेषु वसादनेषु इति इत्युक्ते कथं प्रसन्नता आयाति भगिनि तत्र प्रसादः इत्युक्ते प्रसन्नता एव विशरणगत्यवसादनेषु इति एकः धातुः अस्ति शद्लु धातुः भ्वादि सुदादि समानार्थक भगिनि सीदन्ति मम गात्राणि इति एकं वाक्यमस्ति गीतायां तत्र सीदन्ति मम गात्राणि तस्मिन् प्रसङ्गे तत्र लूस् एनर्जि इत्यस्मिन् अर्थे विशरणगत्यवसादनेषु तस्मिन् अर्थे सः सद् धातुः अस्ति भुवादिगणे सीदति अस्ति कथमायाति प्रा इत्यस्य योजनेन अर्थः भेदः भवति वा अर्थस्य भेदः अर्थः भिन्नः भवति वा इतोपि चिन्तनीयमेव. अस्ति चेत् दीर्घ भवति. उत्तमः प्रश्नः एव. शद्लु धातोः रूपं सीदति इति अहं जानामि, किन्तु प्रसादः इति इत्युक्ते प्रसन्नता एव, अनुग्रहः इति एव अर्थः अस्ति. विचिन्त्य वदामि भगिनि. अधि इत्युक्ते उपरि. सप्तमं वाक्यमस्ति संशयात्मा विनश्यति इति लिखितमस्ति. दर्शना भगिनी वदतु. संशयात्मा विनश्यति, तत्र संशयात्मा इति अहं मन्ये, परन्तु समासस्य भेदः न जानामि. भेदः विनश्यति द्विपसर्ग नट् धातुः इदानीं कृतवन्तः. प्रणश्यति प्रणश्यन्ति यदा कृतवन्तः, तत्र संशयात्मा विनश्यति. तत्र पुनः चतुर्थे अध्याये वेद अस्ति, अज्ञश्च श्रद्धधानश्च. अज्ञश्च श्रद्धधानश्च, तस्मिन् श्लोके इदं वाक्यम् आयाति. संशयः आत्मनि यस्य सः इति विग्रहवाक्यमस्ति. बहुव्रीहिसमासयुक्तं पदमस्ति. संशयात्मा पुरुषः विनश्यति अपि चर्चितवन्तः. अग्रिमं वाक्यं करोतु. भगवान् वर्षं निगृह्णाति उत्सृजति च. भगवान् भगवत् प्रकटनं, भगवान् प्रथमानुभक्ति एकवचनं पुंलिङ्ग अस्ति. वर्षं द्वितीयाविभक्ति एकवचनं, वर्षः पुंलिङ्गति अस्ति. निगृह्णाति अत्रापि उपसर्गः अस्ति इति अहं मन्ये. गृहधातु गृहधातु, परन्तु न कथम् आयाति इति अहं न वक्तुं शक्नोमि. उत्सृजति, तत्र अपि उत् उपसर्गपूर्व सृजधातु, तत्र प्रथमपुरुष एकवचनं लट्टकारे च तु अभ्ययम् अस्ति. एतत् वाक्यं नवमे अध्याये आगच्छति इति मन्ये. उत्तमं, तदेव भगिन्या उक्तमेव. भगवान् इति तकारान्तप्रातिपदिकमस्ति, भगवत् इति प्रातिपदिकमस्ति. भगवान् शब्दः मतुप् प्रत्ययान्तशब्दः, मतुप् इति प्रत्ययः अस्ति. किमर्थं मतुप् प्रत्ययान्तशब्दः इति द्रष्टव्यं. भगवतः प्रसङ्गे एकः श्लोकः अस्ति, ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ज्ञानवैराग्ययोश्चैव षण्णां भग इति घन. षडैश्वर्ययुक्तः एव भगवान्. षडैश्वर्यम् अस्य अस्मिन् वा अस्ति, अस्मिन् वा अस्य वा षडैश्वर्यं वर्तते. तदर्थमेव तत्र मतु प्रत्ययान्तशब्दः भगवत् इति प्रातिपदिकमस्ति. यथा धनवान् वीर्यवान् गुणवान् बुद्धिमान् शक्तिमान् इव भग इति प्रातिपदिकं स्वीकृत्य मतु प्रत्ययस्य योजनेन भगवत् इति प्रातिपदिकं सिद्ध्यति. अस्मिन् वाक्ये कर्मपदं वर्षमस्ति. निगृह्णाति उत्सृजति इति क्रियापदद्वयमस्ति. निगृह्णाति, तस्मिन् प्रसङ्गे गोमती भगिनी किञ्चित् वदतु. निगृह्णाति ग्रहधातु भगिनि, ग्रहधातु क्रयादिगणे अस्ति. तत्र सम्प्रसारणं भूत्वा गृह भवति. सूत्रं दीर्घसूत्रमस्ति भगिनि. एतद्वा गृही ज्य वै व्यथि वष्टि विचति पृच्छति पृच्छति भृञ्जदीनाम् इति च, एतत् सूत्रं वा? उत्तमं, प्रसारणकार्यं भवति. ग्रह गृह भवति. क्रयादिगणे अस्ति अतः श्ना इति विकरणप्रत्ययम् आयाति. नि ग्रह श्ना ति श्ना यत् लशक्वत् अर्थिते हलन्द्यम् इति सूत्रेण, नैष हलन्द्यं नास्ति, लशक्वत् अर्थिते इति सूत्रेण शकारस्य इत्संज्ञा भूत्वा तत् लोपः भूत्वा अपगच्छति. नि गृह ना ति इति अत्र अपि नकारस्य नकारः भवति उपसर्गपूर्वं गृह एक विशिष्टसूत्रमस्ति भगिनी तत्र वार्तिकमस्ति आदौ भगिन्या यदुक्तं तत् साधु सम्प्रसारणकार्यं नाम्ना एकं कार्यं भवति ईगियणः सम्प्रसारणम् इति एकं संज्ञासूत्रमस्ति ईगियणः सम्प्रसारणम् इति सूत्रेण यण् सन्धेः विपरीतं कार्यं सम्प्रसारणं भवति ग्रहिज्यावयि इति सूत्रेण भवति निमित्तमस्ति नितिप्रत्ययः परे नितिप्रत्यये परे सम्प्रसारणकार्यम् इत्युक्ते तत्र णित् प्रत्ययः कः इति एकवारं परिशीलनीयं षन् प्रत्ययः अस्ति षन् सार्वधातुकमस्ति परन्तु अप्सित् अस्ति अतः तद् गित्वत् णित्वत् भवति नीतित इति सूत्रेण तत्र गुणकार्यं न भवति अयं धातुः क्रियादिगणे अस्ति इति कारणतः श्नाप्रत्ययः अस्ति श्नाप्रत्ययः अपित् सार्वधातुकः अपित् अस्ति नित्वत् भवति सार्वधातुकम् अपित् इति सूत्रेण निद्वद् भवति चेत् गुणनिषेधः एकं विशिष्टं कार्यं सम्प्रसारणम् इति अन्यत् कार्यं नित् प्रत्यये परे श्नाप्रत्ययः निद्वद् भवति इति कृत्वा नित्वम् आधारीकृत्य अत्र सम्प्रसारणं कार्यं भूत्वा गृह् इति भवति तत्र वार्तिकमस्ति गृह् इत्यस्मिन् ऋकारः अस्ति सम्प्रसारणानन्तरं ग्रह गृह् भवति गृह् इत्यस्मिन् हकारात् पूर्वं ऋकारः अस्ति सः ऋकारः निमित्तं भवति इति कारणतः रुवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकेन तत्र मूर्धन्यणकारः आगतः उत्सृजति इति पदं वदतु उत् उपसर्गपूर्वकः सृजधातु भादिगणीय तुदादिगणीयधातु अस्ति तुदादिगणीयधातु अस्ति श विकरणप्रत्ययः अस्ति सृज इत्युक्ते सर्गकार्यम् अस्तु उत योग सृज योग श योग ति श अपित् अस्ति सार्वधातुकमस्ति सार्वधातुकार्थसाधकयोग पुगन्धलघुपदस्य च इति सूत्रेण गुणः भवितुम् अर्हति परन्तु गुणं न प्राप्नोति किमर्थं चेत् श इति अपित् प्रत्ययः अस्ति सार्वधातुकम् अपि निद्वद् भवति निद्वद्निति च इति सूत्रेण तत्र गुणवृद्धिनिषेधः भवति अतः पुगन्धलघुपदस्य च कार्यं न करोति सृज एव अस्ति सृज योग अयोगति सृजति उत् उपसर्गपूर्वक उत्सृजति इति रूपं भवति साधु उक्तवती तदेव सृजति इत्युक्ते अत्र टु क्रियेट् टु जनरेट् इति अर्थः अस्ति किन्तु अत्र पश्यन्तु उत् उपसर्गपूर्वकः सृजधातोः अर्थपरिवर्तनं भवति अत्र उत्सृजति इत्युक्ते किम् उत्पादनं भवति तदेव धातुः तु तुदादिगणीयसृजधातुः उत्सृजति इति रूपमस्ति दिवादिगणीयधातुः अस्ति चेत् सृज्यते इति रूपं भवति तत्र तत् रूपम् अत्र नास्ति इति स्मर्तव्यः अंशः भगिनी उपसर्ग इति एकं पदमस्ति तत् अपि उपयोग सृज् धातुतः आयाति भगिनि सर्ग इत्युक्ते नूतन अर्थ जायते इति कारणेन उपसर्ग अस्ति अत्र उत् इति उपसर्गस्य अर्थः तु उपरि सृजति इत्युक्ते टु क्रियेट् आर् अथवा टु जनरेट् किन्तु अत्र उत्सृजति भगवान् वर्षम् उत्सृजति कः अर्थः तत्र किञ्चित् अर्थभेदः तु अस्ति अर्धपोषणं नास्ति अत्र तु अर्धपरिवर्तनम् अस्ति मम प्रश्न तु उपसर्ग इति पदस्य कृते भगिनि उपसर्ग अपि पदमेव सर्ग इत्युक्ते सर्गकार्यं तत्र अपि भवति वा इति कारणेन उपसर्ग आयाति वा इति मम प्रश्नः सृजधातोः रूपं सर्गः उपसर्गः इति पदस्य अर्धप्रसङ्गे वदन्ति अस्ति खलु आं भगिनि तत् मन्ये न जानामि भगिनि किमपि न कोऽपि वदतु कोऽपि प्रयत्नं करोतु उपसरति इति अर्थः भवति अधिक विपरीत. तदर्थमेव अहं वाक्यम् उक्तवती खलु, उपसर्गगतिस्त्रिधा, उपसर्गाणां योजनेन तत्र त्रीणि कार्याणि भवन्ति. अर्धपरिवर्तनं भवितुं शक्नोति, नो चेत् अर्धपोषणं भवितुं शक्नोति, नो चेत् तस्य अर्धः बलात् अन्यत्र नीयते. नवमं वाक्यमस्ति, सूर्यकुमारी भगिनी भवती एव करोतु. मनुष्यः कार्याणि कुर्वन् सिद्धम् अवाप्स्यति. मनुष्यः कार्याणि कुर्वन् सिद्धम् अवाप्स्यति. सिद्धिम् इति पदमस्ति. सिद्धिं मनुष्यः किं लिखितमस्ति किञ्चित् वदतु अन्येषां पदानां प्रसङ्गे. जनाः कार्याणि कुर्वन् कार्याणि कृत्वा अवाप्स्यति सिद्धम्. अवाप्स्यति उपसर्ग वा उपसर्गमहं भगिनि. कार्यं कीदृशं पदम्? कार्यं सुबन्तपदं नपुंसकलिङ्ग बहुवचनम्. अत्र कार्याणि इत्यस्मिन् अणत्वं भवति, अपि च कार्याणि कुर्वन् अत्र विभक्तिः का? कार्याणि कुर्वन् बहुवचनं कुर्वन् कार्याणि इति द्वितीयविभक्त्यन्तं पदमस्ति. किमर्थं चेत् शत्रन्तपदम् अपि कर्मपदं स्वीकरोति इति कृत्वा कुर्वन् इति शत्रन्तपदमस्ति. कुर्वन् क्रूधातोः रूपम् अस्ति, तत्र क्रूधातुः सकर्मकः अस्ति इति कारणतः कुर्वत् प्रातिपदिकं पुंलिङ्गे कुर्वन् भवति, स्त्रीलिङ्गे कुर्वती भवति. न कुर्वती भवति. अत्र एकः अंशः अस्ति, क्रूधातुः कस्मिन् गणे अस्ति? क्रूधातुः तनादिगणे अस्ति. तनादिकृण्भ्यः उः इति सूत्रेण तत्र उ इति विकरणप्रत्ययः आयाति. उ विकरणप्रत्ययः आर्धधातुकः. क्रूधातुः इगन्तधातुः. क्रु इति दिगन्तधातुतः उ इति विकरणप्रत्ययः अस्ति इति कारणतः सार्वधातुक आर्धधातुकयोः इति स्मर्तव्यः. उ प्रत्ययः आर्धधातुकप्रत्ययः इति कृत्वा सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूत्वा क्रु कर् भवति. कर् भवति शत्रुप्रत्ययान्तरूपम् अस्ति. शत्रु इति कथनेन तत्र अवशिष्टभागः अत् अस्ति. क्रु कर् भवति, कर् योगः उ योगः अत् इति रूपम् अस्ति. किन्तु तत्र एकं विशिष्टं सूत्रमस्ति, अत उत सार्वधातुके, अत उत सार्वधातुके इति सूत्रेण करु इति रूपं कुरु भवति. कुरु योगः अत् तत्र इको यणचि सूत्रेण यण्सन्धिः भूत्वा कुर्वत् इति प्रातिपदिकं सिद्ध्यति. तत्र यण्सन्धिकार्यमस्ति. आदौ क्रु कर् भवति, कर् योगः उ करु भवति. करु इति रूपं कुरु कथं भवति इत्युक्ते विशिष्टसूत्रेण तत्र उकारादेशः भूत्वा कुरु इति रूपं सिद्ध्यति. कुरु योगः शत्र इत्यस्मात् अत् आगतः. कुरुयोगः अत् कुर्वत् इति शत्रन्तप्रातिपदिकं, किन्तु पुंलिङ्गे अत्र रूपं दत्तमस्ति. सिद्धिम् अवाप्स्यति, सिद्धधातोः क्तिन् प्रत्ययान्तरूपमेव सिद्धिः. सिद्धिम् इति कर्मपदमस्ति, अवाप्स्यति इति रूपमस्ति. तस्मिन् प्रसङ्गे शुभदा भगिनी वदतु. उपसर्ग अवाप्स्यति इति आप् इति धातुः अस्ति भगिनि, स्वादिगणे धातुः अस्ति. तस्य लृट् लकारस्ति इति अहं मन्ये. प्रथमपुरुषः एकवचने आप्स्यति इति भवति. अत्र अवाप्स्यति इत्युक्ते अव इति उपसर्गः अस्ति. अवयोगः आप् धातुः, तस्य लृट् लकारे अवाप्स्यति इति भवति. उत्तम. अव उपसर्गपूर्वकः, आप् धातुतः, स्या इति लकारनिमित्तिकविकरणप्रत्ययः लृट् लकारे आयाति. लकारनिमित्तिकविकरणप्रत्ययः आयाति लृट् लकारे. तदर्थम् आप्स्यति इति लृट् भविष्यत्कालरूपम् अस्ति. आप्स्यति, प्राप्स्यति, प्राप्स्यति अस्ति चेत् तत्र प्रा उपसर्गपूर्वकः आप् धातोः लृट् रूपं प्राप्स्यति. इत्युक्ते भिन्न उपसर्गैः निर्मितानि पदानि प्राप्स्यति, अवाप्स्यति इति रूपम् अस्ति. गीतायाम् एकः श्लोकः अस्ति, ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि इति परमात्मा वदति. ततः युद्धाय युज्यस्व अर्जुन न एवं पापमवाप्स्यसि. अस्मिन् वाक्ये अवाप्स्यति इति लिखितमस्ति, किन्तु श्लोके अवाप्स्यसि इति मध्यमपुरुष एकवचनरूपं दत्तमस्ति. त्वम् अवाप्स्यसि, त्वं पापं न अवाप्स्यसि इति श्लोके उक्तमस्ति. साधु भगिनी, इदानीं शुभदा भगिनी भवती करोतु दशमं वाक्यं. भगिनी, अत्र कार्यम् इति शब्दः अस्ति, तस्य ल्युडन्तपदं वा क्रू योगः ल्युट् इति भवति वा? अहं चिन्तयामि ण्यत् प्रत्ययान्तरूपं कार्यम्. अस्तु, कार्यं, करणीयं, कर्तव्यम् इमानि त्रीणि पदानि समानार्थकानि. इत्युक्ते इमानि पदानि कर्मणि प्रयोगे तेषां प्रयोगं कर्तुं शक्नुमः, किन्तु अत्र कर्तृप्रयोगे अपि भवति तस्य कार्यम् इति ण्यत् प्रत्ययान्तरूपम् अस्ति, क्रू धातोः रूपमेव. ण्यत् इति कथनेन तकारस्य इति संज्ञा भवति, णकारः चुटु इत्यनेन अपगच्छति. सः प्रत्ययः आर्धधातुकप्रत्ययः, आर्धधातुकप्रत्ययः किन्तु अत्र धातुः अस्ति क्रू धातुः. अहं न जानामि सम्यक् रीत्या, परन्तु णकारस्य इति संज्ञा भवति इति कारणेन अचोणिति इत्यनेन क्रू इत्यस्य वृद्धिः भवति, कार भवति, कारयोगः य कार्य इति. उत्तमं, क्रू धातुः अजन्तधातुः अचोयणिति इति सूत्रेण कार् भवति कार्यम्. अग्रे वदतु. कर्मयोगी विशिष्यते, अत्र कर्मयोगी इति समस्तपदमस्ति. योगी इति योगिन् इति नकारान्त पुल्लिङ्गशब्दः, तस्य प्रथमाविभक्ति एकवचने. कर्मयोगी इति कर्म योगः, क्षम्यतां, कर्म कर्मः योगिनी यस्य सः कर्मयोगः इति पुंलिङ्गपदमस्ति. कर्मयोगः इति समस्तपदमेव, तत्र कर्म एव योगः. कर्म एव योगः इति विग्रहवाक्यं वक्तव्यं भवति. यत्र यत्र विग्रहवाक्येषु एवकारः श्रूयते, एव इति पदम् आयाति विग्रहवाक्येषु, तत्र अवधारणपूर्वपदकर्मधारयसमासः भवति. कर्मधारयसमासयुक्तं पदम् इदं. कर्मयोगः यस्य यस्मिन् अस्ति सः कर्मयोगी. इनि प्रत्ययान्तशब्दः इदं पदमपि तद्धितप्रत्ययान्तपदमेव, इनि प्रत्ययान्तरूपम् अस्ति. समस्तपदं कर्मयोगी, पुनः तस्यापि नकारान्तप्रातिपदिकमेव सिद्ध्यति. कर्मयोगिन् इति प्रातिपदिकं सिद्ध्यति. कर्मयोगिन् अत्र विशिष्यते, तस्य प्रसङ्गे वदतु. उपसर्गपूर्वकः इति शिष्यते, शिष् इति धातुः वा? आत्मनेपदि तु अस्ति, परन्तु आत्मनेपदिरूपं दृश्यते. कर्मणि प्रयोगे अस्ति. शिष् धातुः रुधादिगणे अस्ति, शिश्लु रूपम् अस्ति इति भाति. सः धातुः परस्मैपदी धातुः एव. तस्य रूपाणि शिनष्टि, शिंष्टः, सिंशन्ति, रुधादिगणीयधातुः. लौकिकधातोः रूपं सिश् अस्ति. कर्मणि प्रयोगे सिश् योगः, यक् योगः, ते. तत्र आत्मनेपदिप्रत्ययानां विधानं भवति कर्मणि प्रयोगे इति कृत्वा रूपम् आत्मनेपदिवत् दृश्यते. वि योगः शिश् योगः, य योगः, ते. विशिष्यते इति कर्मणि लट् रूपम् अस्ति. कर्मयोगी विशिष्यते इति वाक्यमस्ति. कोऽपि वदतु किमर्थं कर्मयोगी विशिष्यते इति उक्तमस्ति, तत्र प्रसङ्गः कः? कोऽपि वदतु. कर्मयोगस्य अध्यायः अस्ति. सः अर्जुनः पृच्छति खलु, किं तत् ध्यायति चेत् कर्मणस्य ध्यायति ते कर्मणस्ते मता बुद्धे जनार्दन तच्चिं कर्मणि घोरे मां नियोजयति केशव। तदा कृष्णपरमात्मा उत्तरं ददाति यस्मिन्द्रियाणि संयम्य किञ्चित् विस्मृतवती इति अहम् इन्द्रियाणि संयम्य नियम्यारभतेऽर्जुना कर्मयोगी विशिष्यते इति तदेव भगिनी भगिनी कर्मयोगी विशिष्यते विशिष्यते देट्स् विशेषण अस्ति एण्ड् कर्मयोगी मीन्स् गीता वाण्ट्स् सेल्फ्लेस् वर्क् देट्स् वै इट् इस् अ विशेष्यति इट्स् गिव् विशेषण टु कर्मयोगी अस्तु भगिनी दर्शना भगिनी वदतु कर्मणि प्रयोगे अस्ति परन्तु विशिष्यते नाट् कर्मणि क्षम्यताम् आत्मनेपदी एव अस्ति अत्र सः बेटर् देन् अ पर्सन् हु डस् नाट् डू एनी आक्षन् बट् इन् हिस् मैण्ड् कीप्स् आल् हिस् डिसैर्स् आर् यु वाण्ट् टु काल् इट् वाट् एवर् इस् असोसियेटेड् वित् द सेन्सेस् हि कीप्स् इट् इन् हिस् मैण्ड् whereas the person who does the work is he controls himself and he is special tadeva saha visishtah सः विशिष्टः कर्मयोगी विशिष्टः कर्मयोगी विशिष्यते इत्यस्मिन् पदं तु कर्मणि लट्रूपमेव विशिष्यते इति रूपं कर्मणि लट्रूपमेव अस्ति अत्र प्रसङ्गः कः इत्युक्ते कर्मसंन्यासात् कर्मयोगी विशिष्यते इत्युक्ते कर्मसंन्यासस्य अपेक्षया कर्मयोगी विशिष्यते सः विशिष्टः इत्युक्ते कर्मसंन्यासः त्यक्तव्यः कर्म करणीयः एव द्वयोः कः उत्तमः तयोः कर्मयोगी एव उत्तमः इति तत्र विषयः कर्मयोगी तयोः विशिष्यते कर्मयोगम् इदानीं स्मृतवती यस्मिन्द्रियाणि कर्माणि नियम्यारभ्य यस्मिन्द्रियाणि संयम्य नियम्यारभते अर्जुना साधु इदानीं शोभा भगिनी भवती करोतु एकादशं वाक्यं योगिनः यज्ञः पर्युपासते तत्र योगिनः इति षष्ठिविभक्ति योगिन् इति प्रातिपदिकं योगी इति प्रथमविभक्ति भवति योगिनः यज्ञः तत्र यज्ञः इति यज् धातु इति मन्ये भगिनि यज्ञः यज्ञं क्षम्यतां यज्ञं परि उपासते उपासते इति उपासनम् इति अर्थे भवति तत्र इति मन्ये परियोगः उपासते तत्र यण् सन्धि भूत्वा पर्युपासते इति भवति अपि च किं वदनीयं तत्र परि इति उपसर्गस्य अर्थं किं भवति इत्युक्ते परि संस्कृते किं वदनीयं तत्र भगिनि अरौण्ड् अबौट् इति अस्ति अपि च स्पेस् टैम् इति अपि लिखितवती परि इत्युक्ते परि उपासते किं भवति तत्र अर्थं तस्मिन् सन्दर्भे भगिनी अत्र उपसर्गद्वयम् अस्ति किं परि अपि च साधु उक्तवती भगिनी इतोपि किञ्चित् ज्ञातव्यमस्ति यज्ञः इति पुंलिङ्गशब्दः भगिनी उक्तवती एव यज्ञः इति यज् धातोः रूपम् अहं दृष्टवती तदर्थं वक्तुं शक्नोमि यजयाच यत विच्छ प्रच्छ रक्षो नै इति सूत्रेण यज्ञः इति रूपं सिद्ध्यति यज्ञः इति पदस्य प्रसङ्गे वयं पठितवन्तः खलु स्तोहश्चुनाश्चुः कार्यं भवति यज्ञः इति पदस्य निर्माणप्रसङ्गे सन्धिकार्यमस्ति यज् योगः नः इति कथनेन जकारस्य प्रभावेण स्थितस्य दन्त्यनकारस्य स्थाने चवर्गीयव्यञ्जनम् इणि चवर्गीय अन्तिम अनुनासिकव्यञ्जनं तत्र आयाति इति कृत्वा यज्ञ इति प्रातिपदिकमस्ति तत्र यज्ञः इति पदं सिद्ध्यति तत्र स्तोहश्चुनाश्चुः इति कार्यमस्ति अत्र पर्युपासते इति क्रियापदस्य कर्मपदमस्ति यज्ञम् योगिनः इति बहुवचनरूपम् अस्ति. बहुवचनं दृष्ट्वा इदं वाक्यं कर्तरिप्रयोगे अस्ति इति कृत्वा क्रियापदमपि बहुवचने भवेदेव. योगिनः पर्युपासते, पर्युपासते इति प्रथमपुरुष बहुवचनरूपं. तत् पदं कथं साधितम् इत्युक्ते परि उपसर्गपूर्वकः, उप उपसर्गपूर्वकः, आस धातोः रूपम्. आस धातुः उपवेशने इत्यस्मिन् अर्थे अदादिगणे अस्ति. अदादिगणे आस इति तत्र मूलरूपं. लौकिकधातुः आस उपवेशने. अत्र ज्ञातव्यः अंशः कः इत्युक्ते यद्यपि आस धातुः अकर्मकः, उपवेशने इत्यस्मिन् अर्थे सः धातुः अकर्मकः, किन्तु उपसर्गयोजनात् सः धातुः सकर्मकः भवति इति कृत्वा अस्मिन् वाक्ये यज्ञम् इति कर्मपदम् अस्ति. सः आस् धातुः आत्मनेपदी धातुः. आस्ते, आसाते, आसते. बहुवचनरूपं पश्यन्तु, आसते इति भवति. एकवचनरूपम् इव दृश्यते किन्तु एकवचनं नास्ति. आस्ते, आसाते, आसते इति तस्य धातोः रूपाणि भवन्ति. किमर्थं तथा अस्ति इत्युक्ते अदादिगणे अदन्तम् अङ्गं न सिध्यति. अदादिगणे सर्वदा अनदन्तम् अङ्गं सिध्यति. अदादिगणे सर्वदा धातुः एव अङ्गं भवति. विकरणप्रत्ययस्य लुक् भवति इति कृत्वा अनदन्तम् अङ्गम् अस्ति. किन्तु धातुः आत्मनेपदी धातुः. आत्मनेपदी धातुः आस्ते अस्ति इति कृत्वा आत्मनेपदेषु अनतः इति विशिष्टसूत्रेण अत् आदेशः भवति इति कृत्वा तत्र आसते इति रूपम्. आत्मनेपदी धातूनां कृते प्रत्ययाः के इत्युक्ते त आतां झ इति वदामः खलु. त आतां झ इति प्रथमपुरुष मूलप्रत्ययाः. तत्र झ स्थाने आत्मनेपदेष्वनतः इति सूत्रेण अत् इति आदेशः भवति इति कृत्वा एतत् सर्वं कार्यम् अनदन्त अङ्गेषु एव. अनदन्त अङ्गेषु झोन्तः सूत्रं कार्यं न करोति. अन्त आदेशः न भवति. अनदन्त अङ्गेषु केवलम् अत् आदेशः एव भवति. अनदन्तम् अङ्गं कुत्र कुत्र सिध्यति? अदादिगणे अनदन्तम् अङ्गम् अस्ति. जुहोत्यादिगणे अपि अनदन्तम् अङ्गं भवति इति कृत्वा झोन्तः इति सूत्रं प्रबाध्य इत्युक्ते झोन्तः इति सूत्रस्य बाधकसूत्रद्वयम् इदम्. आत्मनेपदेष्वनतः यण्सन्धिं कृत्वा वक्तव्यम्. आत्मनेपदेष्वनतः अदभ्यस्तात् सूत्रद्वयं झोन्तः सूत्रं प्रबाध्य कार्यं करोति इति कृत्वा अत्र रूपम् आसते इति रूपमस्ति. योगिनः आसते, किन्तु उपसर्गद्वयं योजयित्वा वदामश्चेत् पर्युपासते. अत्रापि यण्सन्धिकार्यमस्ति. परियोगः उपयोगः आसते, पर्युपासते. पर्युपासते इत्युक्ते किं? कोऽपि वदतु. सेवते, सेवते, आराधनं करोति. उपासते एव सेवते इति भवति किल, तस्य पुनः परि इति योजनेन किमपि अर्थपरिवर्तनं भवति वा तत्र भगिनी? परि उप आस उपवेशने अस्ति वा भगिन्याः प्रश्नः तु परि इति उपसर्गस्य योजनेन अर्थः भिद्यते वा भगिनी? परि सम्पूर्णतया अपि भवति वा इत्युक्ते कम्प्लीट्लि इत्युक्ते लैक् पेरिफ्री इत्युक्ते एव्रिथिङ्ग् इन्क्लूसिव् इत्युक्ते सम्पूर्णतया. परि सम्पूर्णतया सम्यक् परिपूर्ण इति परिपूर्ण परिसर इति वा पूर्णतया इति पापं परित्यज मीन्स् just give up all papa completely that way. Pari parityaj sarvam tetva pari upasate iti va agrimam vakyam karotu. Svabhavah tu pravartate tatra svabhavah tatra samasta padam iti manya bhagini svasya bhavah iti svabhavah svasya prakritih iti tu अव्ययं प्रा उपसर्गपूर्वक वृत्तधातुः वर्तते इति आत्मनेपदी पदं. स्वभावः तु प्रवर्तते. प्रवर्तते तत्र प्रवर्तते इत्युक्ते किं एम्फसिस् दत्तमस्ति वर्तते इत्यस्मिन्. इत्यस्य पदस्य अर्थस्य कृते किमपि स्वभावः तत्र कस्मिन् अर्थे इति न स्मरामि, स्वभावः कस्मिन् श्लोके इति. स्वभावः तु प्रवर्तते, तदेव भवति इति. स्वभावः किमपि अस्ति तदेव प्रवर्तते इति. अधिकं न जानामि, क्षम्यतां. प्रवर्तते इत्युक्ते तस्य प्रवृत्तिः भवति. प्रवृत्तिः इति पदमपि धातुः सः धातुः एव, प्र उपसर्गपूर्वकः वृत्तधातोः क्तिन् प्रत्ययान्तरूपं प्रवृत्तिः. स्वभावः तु प्रवर्तते, परिवर्तते वदामि चेत् किं भवति? परि तत्र परि उपसर्ग आगच्छति चेत् पूर्णतया किमपि वर्तते इति भवति इति वा? चेञ्ज् प्र इति उपसर्गस्य योजनेन अर्धपोषणं भवति, किन्तु परिवर्तते इति कथनेन अर्धपरिवर्तनं भवति. तत्र भिन्नः अर्थः भवति परिवर्तनम् इत्युक्ते अस्तु, वृद्धातुः एव, परिवर्तनम् इत्युक्ते चेञ्ज् एव. तत्र भिन्नभिन्न अर्थानि सन्ति इति मन्ये. तर्हि परि इत्यस्य प्रकृष्टेन प्रकर्षेण इतोपि अर्थपोषणं करोति, परिवर्तते इति कथनेन तस्य परिवर्तनं भवति. अग्रिमं वाक्यं जगत् विपरिवर्तते, वदतु. हा, जगत् विपरिवर्तते. अस्तु, तत्र जगत् इति तत्र धातु किम् अस्ति भगिनि जगत् इत्यस्य? जगत् इति पदं सुबन्तपदम् अस्ति. सुबन्त गम् धातोः रूपम्. ओ अस्तु, गम् धातोः रूपम्. अहं कुत्रचित् पठितवती जायते गच्छति इति जगत् इति, अहं कुत्रचित् दृष्टवती. भवती जानाति एव तकारान्तपदं जगत् जगति जगन्ति. जगत् इत्युक्ते लोकः, विश्वं, संसारः, प्रपञ्चः. पश्यन्तु कीदृशानि पदानि सन्ति. प्रपञ्चः इति पुंलिङ्गपदं, लोकः, विश्वं भिन्नं पदं, संसारः इत्यादीनि पदानि पर्यायवाचिनः शब्दाः सन्ति जगत् इत्यस्य कृते. वदतु. तत्र विपरि वर्तते अधुना पुनः वृत्तधातुः. तत्र उपसर्गद्वयं, वि उपसर्ग, अनन्तरं परि उपसर्ग, अतः विपरिवर्तते. जगत् विपरिवर्तते इत्युक्ते विपरीत इति अर्थे भवति वा? तत्र विपरिवर्तते, जगत् वर्तते, जगत् परिवर्तते, जगत् विपरिवर्तते. वि इत्युक्ते विशिष्टरूपेण, विशिष्टः इति अर्थः अस्ति. वि उपसर्गस्य अर्थः तु, गीतायाम् एकं वाक्यम् अस्ति, हेतुनानेन जगत् विपरिवर्तते, अनेन हेतुना जगत् विपरिवर्तते इति तत्र प्रसङ्गः. अनेन हेतुना जगत् विपरिवर्तते इति लिखितमस्ति. विपरिवर्तते इत्युक्ते विशिष्टरीत्या परिवर्तनं भवति जगतः. भवती किं वक्तुमिच्छति? तत्र हेतु इत्युक्ते कारणम् इति. कारणं, कारणं तु कर्मेण एव भवति इति मन्ये. अतः कर्मणा जगत् गोस् अराउण्ड् इति, अथवा प्रभवते, प्रभवति इति, प्रभवति न, तदेव तत्र विपरिवर्तते इत्युक्ते कर्मस्य एव कारणेन जगत् विपरिवर्तते इति मन्ये भगिनि. किमपि भवति तत्सर्वं कर्मणा एव भवति इति, मनुष्याणाम् अथवा मनुष्याणामेव इति मन्ये. तदेव. साधु भगिनी, चतुर्दशं वाक्यमस्ति. गीताञ्जलि भगिनी एकवारं वदतु. कार्याणि आत्मवन्तं न निबध्नन्ति, निबध्नन्ति क्रियापदं नि इति उपसर्ग अस्ति. निबध्नन्ति, अपि च कार्याणि आत्मवन्तं न निबध्नन्ति. किमपि अर्थः तु न किञ्चित् अवगतं भगिनि. कार्याणि आत्मवन्तं न निबध्नन्ति इत्युक्ते कर्म न लुप्यते इति वा भगिनि? कार्यम् आत्मा न बन्धते व्हाटेवर कार्यं वी आर डूइंग आत्मा को नहीं बंधन होता है। गीतायां प्रसङ्गः कः इत्युक्ते जितेन्द्रियं पुरुषं कर्माणि न निबध्नन्ति इत्युक्ते आत्मवन्तं पुरुषं कार्याणि न निबध्नन्ति। यः आत्मनि तिष्ठति इति भवति वा यः जितेन्द्रियः पुरुषः अस्ति सः कर्म करोति चेदपि कार्यं करोति चेदपि कर्मणा सङ्गं नास्ति सङ्गः निस्सङ्गत्वेन करोति अतः न बध्नाति तदर्थमेव जितेन्द्रियं पुरुषं कर्माणि न लिम्पन्ति निबध्नन्ति इति पदमस्ति। भगिनी भवती वक्तुमिच्छति वा गीताञ्जलि भगिनी निबध्नन्ति बद्ध धातुः अस्ति बन्ध धातुः न विस्मरामि भगिनी एकं विशिष्टसूत्रेण न अपगच्छति विस्मरामि भगिनी क्षम्यताम् चिन्ता मास्तु। नी इति उपसर्गः अस्ति साधारणतया नी उपसर्गः निषेधार्थे भवति अथवा हिन्दीभाषायां नीच इत्यस्मिन् अर्थे निषेधार्थे अपि नी उपसर्गस्य उपयोगः भवति। धातुः अस्ति बन्धधातुः क्रियादिगणे अस्ति क्रियादिभ्यः श्ना इति सूत्रेण तस्य रूपं बध्नाति इति भवति। तत्र सूत्रमस्ति अनिदितां हल उपधायाक्निति अयं धातुः अनिदित् धातुः इदित् धातुः नास्ति अनिदित् धातुः अस्ति इति कृत्वा श्ना इति विकरणप्रत्ययः क्रियादिगणे आयाति खलु श्नाविकरणप्रत्यये तत्र न इति रूपं तत्र सिद्ध्यति खलु श्नाप्रत्ययः अपित् प्रत्ययः अस्ति सार्वधातुकम् अपित् इत्यनेन नित्वम् अध्यारोप्यते नित्वम् अध्यारोप्यते चेत् तत्र नकारलोपः अत्र भवति। बन्ध् इत्यस्मिन् यः नकारः दृश्यते सः नकारः नित् प्रत्यये परे अनिदितां हल उपधायाक्निति सूत्रेण उपधायां स्थितस्य नकारस्य लोपः भवति इति कृत्वा बध्नाति इति रूपं सिद्ध्यति किन्तु तत्र रूपाणि किञ्चित् भिन्नानि भवन्ति बध्नाति बध्नीतः बध्नन्ति इत्युक्ते बहुवचनरूपं बध्नन्ति अस्ति बध्नन्ति क्रीणन्ति इत्यादिषु तत्र एकं विशिष्टं सूत्रं कार्यं करोति श्नाभ्यस्तयोरातः श्नाभ्यस्तयोरातः इति सूत्रेण तत्र श्ना अस्ति खलु विकरणप्रत्ययः इत्यस्मिन् लशक्वतद्धिते इत्यनेन शकारलोपः भवति इति कृत्वा न इति रूपं तत्र अस्ति किन्तु न इत्यस्मिन् नकारः अस्ति आकारः अपि अस्ति तत्र वर्णद्वयमस्ति यः आकारः अस्ति तस्य आकारस्य लोपः श्नाभ्यस्तयोरातः इति सूत्रेण भवति इति कृत्वा तत्र केवलं नकारः एव तिष्ठति तत् विशिष्टं कार्यं बहुवचनरूपेषु भवति तदर्थमेव क्रीणाति क्रीणीतः क्रीणन्ति तथा एव बध्नाति बध्नीतः बध्नन्ति इति रूपाणि भवन्ति। अत्र नी उपसर्गपूर्वकः बन्धधातुतः निर्मितं रूपम् अस्ति आत्मवान् वदतु भगिनि आत्मवान् अपि यथा बुद्धिमान् इति मतु प्रत्ययायाति मतु प्रत्ययान्त इत्युक्ते यस्य यस्मिन् यः आत्मनि तिष्ठति आत्मवान् इति आत्मवत् इति प्रातिपदिकमस्ति आत्मवन्तम् इति कर्मपदमस्ति भवन्तम् इव भवन्तं गुणवन्तम् इत्यादीनि कर्मपदानि अत्र द्वितीयविभक्तिरूपं दत्तमस्ति। यस्मिन् कस्मिन्नपि वाक्ये न इति पदमस्ति चेत् तत्पदं सर्वदा क्रियापदेन सह एव अन्वेति इति तत्र परिशीलनीयः अंशः अस्ति। न इति पदमस्ति चेत् वाक्ये न इति पदं सर्वदा क्रियापदेन सह एव अन्वेति न निबध्नन्ति अन्येषु वाक्येषु अपि तथा एव स्वीकर्तव्यं भवति। इतोपि त्रीणि वाक्यानि सन्ति किन्तु समयः जातः किं करणीयम् भूमा भगिनी भवती करोतु विवस्वान् योगं मनवे प्राह विवस्वान् योगं मनवे प्राह विवस्वान् प्रथमाविभक्ति एकवचनं मतु प्रत्ययम् एव विवस्वान् वा ज्ञानवान् यथा ज्ञानवान् अस्ति विवस्वान् योगं द्वितीया विभक्ति मनवे अहं न जानामि जानाति एव मनुः उकारान्त उकारान्तशब्दः मनुः मनुः मनु मनवे मनवः ओके ओके ओके योगं मनवे प्राह प्रा उपसर्गपूर्वक अत्र किञ्चित् वक्तव्यमस्ति अत्र विवस्वान् इति प्रथमाविभक्त्यन्तं पदमस्ति किन्तु प्रातिपदिकमस्ति मत्वर्धीयप्रत्ययः यथा गरुत्मान् इत्यस्मिन् पदे प्रातिपदिकमस्ति गरुत्मत् तथा एव अत्र विवस्वत् इति प्रातिपदिकमस्ति मत्वर्धीयप्रत्ययः योगः पुंलिङ्गशब्दः मनुः इति उकारान्तपदं मनवे चतुर्थीरूपम् प्राह तत्र प्रा उपसर्गपूर्वकः आह किञ्चित् ज्ञातव्यः अंशः अस्ति ब्रू धातोः रूपमेव ब्रू धातोः रूपं ब्रवीति अस्ति आह इति रूपमपि अस्ति इत्युक्ते तत्र रूपद्वयं सिद्ध्यति एकं विशिष्टं सूत्रमस्ति तत्र ब्रुवः पञ्चानाम् आदितः आहो ब्रुवः इति सूत्रं ब्रुवः पञ्चानाम् आदितः आहो ब्रुवः इति सूत्रेण पञ्चसु स्थलेषु इत्युक्ते प्रथमपुरुष एकवचनं द्विवचनं बहुवचनरूपेषु मध्यमपुरुष एकवचनं द्विवचनं पर्यन्तं तत्र पञ्चप्रत्ययानां स्थाने विकल्पेन पञ्च आदेशाः भवन्ति इति कृत्वा विकल्पेन रूपद्वयं तत्र सिद्ध्यति अत्र प्रथमपुरुष एकवचनरूपं ब्रवीति अपि च आह इति रूपद्वयम् अस्ति प्रायोगः आह प्राह तत्र सवर्णदीर्घसन्धिः भवति अग्रिमं वाक्यं वदतु विमूढाः जीवात्मानं न अनुपश्यन्ति विमूढाः प्रथमाविभक्ति बहुवचनं विमूढः मूढजनाः जीवात्मानं जीव अपि आत्मा च जीव जीवः च आत्मन् च वा आत्मा च जीवात्मानम् किं वक्तव्यम् इत्युक्ते जीवात्मा इति एकं पदमस्ति जीवात्मानम् इति द्वितीयविभक्ति समस्तपदमेव जीवात्मा इति समस्तपदं परमात्मा अपि समस्तपदमेव विमूढाः इति पदमस्ति खलु तत्र वि उपसर्गपूर्वकः मुह् इति एकः धातुः मुह् धातोः रूपं दिवादिगणे अस्ति मुह्यति इति रूपम् अस्ति मुह् धातुतः क्ताप्रत्ययस्य योजनेन मूढ इति रूपं सिद्ध्यति तत्र एकम् अन्यत् रूपमपि अस्ति मुग्ध मुग्ध इति रूपम् अस्ति मूढ इति रूपमपि अस्ति मुह् धातुः मूढः मुग्धः क्तान्तरूपमस्ति अर्थः समानः एव किन्तु लोके तु भिन्नरीत्या दृश्यते तत्र रूपद्वयमस्ति मुग्ध मूढ तत्र हकारान्तधातुः अस्ति इति कारणतः होढः इति सूत्रेण हकारस्य स्थाने ढकारादेशः भवति अत्र निष्ठाप्रत्ययान्तरूपम् अस्ति इदम् अत्र विमूढाः इत्युक्ते अविवेकिनः पुरुषाः अथवा मूर्खाः शरीरान्तर्गतं जीवात्मानं विमूढाः द्रष्टुं न शक्नुवन्ति उत्तमं विमूढाः जीवात्मानं द्रष्टुं न शक्नुवन्ति तेषां शरीरे अन्तर्गतं जीवात्मानं न द्रष्टुं शक्नुवन्ति जीवात्मा इति कथनेन जीवः असौ आत्मा तत्र कर्मधारयसमासः अस्ति जीवः असौ आत्मा असौ इत्युक्ते एषः जीवात्मन् इत्यपि नकारान्तशब्दः द्वितीयाविभक्त्यन्तं पदं पण्डिताः साङ्ख्ययोगौ पृथक् न प्रवदन्ति पण्डिताः बहुवचनं प्रथमाविभक्ति बहुवचनं अकारान्त पुल्लिङ्गः पण्डितः साङ्ख्ययोगौ सप्तमी विभक्ति साङ्ख्ययोगिन् गोमति भगिनी भवत्याः चिन्तनं किम् अत्र साङ्ख्ययोगौ इति किमर्थं द्विवचनरूपं लिखितमस्ति अहं चिन्तयामि साङ्ख्यं च योगं च द्विवचनं द्वितीयविभक्ति इति चिन्तयामि साङ्ख्यं च योगं च न प्रवदन्ति अत्र कर्मपदम् अस्ति द्वितीयविभक्ति द्विवचनम् अस्ति वा द्वितीयविभक्ति द्विवचनम् एव अत्र प्रवदन्ति तत्र वद् धातुः सकर्मकः अस्ति इति कारणतः अत्र कर्मपदमेव द्विवचनं किमर्थं साङ्ख्ययोगः इति अहं श्रुतवती किन्तु अत्र तु द्विवचनरूपम् उक्तमस्ति साङ्ख्यं च योगं च इति वक्तव्यमस्ति इति भाति द्विवचनरूपं दृश्यते अत्र साङ्ख्ययोग एक एव शब्दं नास्ति वा साङ्ख्ययोगं नो नो साङ्ख्ययोगं साङ्ख्यमेव योग देट् इस् डिफ्रेण्ट् अत्र साङ्ख्यं योगं पदद्वयमस्ति साङ्ख्यं च योगं च साङ्ख्यं नपुंसकलिङ्गम् ऐ थिङ्क् योग इस् पुंलिङ्गम् पण्डिताः साङ्ख्ययोगौ पृथक् न कुर्वन्ति ऐ थिङ्क् सप्तमी विभक्ति साङ्ख्ययोगं योगस्य सप्तमी साङ्ख्ययोगमेव योगे भवति भगिनी सप्तमी अस्ति चेत् भगिन्या यदुक्तं द्विवचनरूपं यद् उक्तं तदेव साधु कर्मपदमेव द्विवचनरूपमेव अत्र दत्तमस्ति मुद्रणदोषः तु नास्ति इति मम चिन्तनमपि पृथक् इति पदमस्ति खलु पृथक् इत्युक्ते भिन्नरीत्या पृथक् इत्यस्य भावः एव पार्थक्यं श्यै प्रत्ययान्तपदमस्ति पार्थक्यम् इत्युक्ते भेदः साङ्ख्यशास्त्रं कपिलमहर्षिणा प्रणीतं साङ्ख्यशास्त्रं दर्शनशास्त्रेषु अन्यतमं शास्त्रम् इति अत्र स्मर्तव्यः अंशः साङ्ख्यदर्शनम् इति वदन्ति किं लिखितमस्ति सन्तः प्रवदन्ति अस्मिन् प्रसङ्गे भवन्तः सर्वे जानन्ति एव भर्तृहरेः सुभाषितमस्ति प्रवदन्ति सन्तः इति वाक्यं सुभाषिते अपि आयाति पापान् निवारयति योजयते हिताय गुह्यं निगोहति गुणान् प्रकटीकरोति आपद्गतञ्च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः इति सुभाषिते अपि प्रवदन्ति सन्तः इति लिखितमस्ति तत् सुभाषितं किम् इत्युक्ते सन्मित्रलक्षणानि तस्मिन् सुभाषिते उक्तानि सन्ति प्रवदन्ति इत्युक्ते प्रोक्लमेशन् प्र उपसर्गपूर्वकः वद् धातोः रूपमस्ति अन्तिमं वाक्यमस्ति वेदा भगिनी करोतु आं भगिनि विभुः कस्यचित् पापं न आदत्ते विभुः इत्युक्ते प्रभु विभुः कस्यचित् पापं न आदत्ते आदत्ते इत्युक्ते न दत्तमस्ति न आदत्ते आदत्ते इत्युक्ते किं वदति एक्सेप्ट् स्वीकरोति आ उपसर्गपूर्वकः दादातु तस्य जुहोत्यादिगणे अस्ति तदेव तत् दादा ते इति रूपम् आयाति परन्तु अहं न जानामि किं दत्ते इति रूपं किम् आयाति सूत्रं न जानाति भगिनि तत्र ज्ञातव्यः अंशः कः इत्युक्ते यथा भवत्या उक्तं मूलधातुः डुदाम् अस्ति धातुः दा धातुः अस्ति सः धातुः जुहोत्यादिगणे अस्ति द्वित्वं भवति अपि च सः धातुः उभयपदी धातुः अस्ति इति कृत्वा ददाति इति परस्मैपदिरूपम् अस्ति आत्मनेपदिरूपम् अस्ति दत्ते इति आत्मनेपदिरूपं दत्तमस्ति एकवारं वाक्यं विभुः इत्युक्ते परमेश्वरः कस्यचित् पापं न आदत्ते इत्युक्ते किं पापं न स्वीकरोति उत्तमं परमात्मा अस्माकं पापं न भगिनि पञ्चम अध्याये पञ्चदश श्लोकः अस्ति गीतायां न आदत्ते कस्यचित् पापं न च एव सुकृतं विभुः अज्ञानेन आवृतं ज्ञानं तेन मुह्यन्ति जन्तवः न आदत्ते कस्यचित् पापं न च एव सुकृतं विभुः That means you are responsible for your own papam and punyam. Actions, yeah. Traha papam na adate, sukrutam api na adate. Uttamo. धन्यवादः भगिनी अत्र पञ्चमाध्यायस्य पञ्चदशश्लोकः नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः परमेश्वरः कस्यचित् पापमपि न आदत्ते न स्वीकरोति इति उपसर्गाणां प्रसङ्गे किञ्चित् चिन्तनं कृतवन्तः सर्वेषां धन्यवादाः